सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं प्रवर्तमानविषयः अस्ति पाणिनीयं सूत्रं कथं पठनीयम् एतावता यत् पठितं तस्य विषये एकवारं पुनः परिशीलनं कृत्वा अग्रे सरेम वयं दृष्टवन्तः तत्र कार्याणि त्रिविधम् आदेशः आगमः अपि च लोपकार्यं पाणिनीयसूत्रम् अष्टाध्यायी इति ग्रन्थे केवलं तत्र सूत्राणि सन्ति सूत्रस्य अध्ययनं वयं कथं कुर्मः इति अत्र अस्मिन् करपत्रे तत्र लिखितम् अस्ति वयं दृष्टवन्तः तत्र सूत्रे एकं पद्धति अस्ति पाणिनिना एकं पद्धति निर्मितं तत् पद्धति किम् इत्युक्ते तत्र यः कोड् अस्ति सूत्रे यत् कोड् पाणिनिना निर्मितं तस्य लोकस्य अपेक्षया तत्र क्षम्यतां तत्र सः कोड् तत्र तत् कोड् पाणिनिना कथं निर्मितं विभक्ति आधारेण इत्युक्ते तत्र लोके यत् विभक्ति तत् यः अर्थः अस्ति भिन्नभिन्नविभक्तीनां यः अर्थः सूत्रे तत् किञ्चित् भिन्नम् अस्ति तस्य अर्थः किञ्चित् भिन्नम् अस्ति यथा वयं दृष्टवन्तः तत्र सूत्रे यत् किमपि सूत्रं यदि दत्तम् अस्ति यदि सूत्रे कोऽपि षष्ठी विभक्त्यान्तं पदः अस्ति चेत् यदि सः षष्ठी विभक्त्यान्तं पदः सामान्य अर्थं न निर्दिशं तत् सामान्य अर्थं न निर्दिशं तत्र षष्ठीस्थाने योगः इति परिभाषासूत्रेण तत्र षष्ठी विभक्त्यान्तं पदः स्थानी भवति इत्युक्ते तस्य स्थाने तत्र कार्यं भवति तथैव तत्र प्रथमा विभक्त्यान्तं पदः सूत्रे अस्ति चेत् सः आदेशः आगमः अपि च नामकरणं सूचयति प्रथमा विभक्त्यान्तं पदः कार्यस्य कृते तत्र निर्देशं करोति कीदृशः कार्यं तत् सूत्रद्वारा तत्र पाणिनिना निर्देशं कृतं तथैव सप्तमी विभक्त्यान्तं पदः अस्ति चेत् सः तत् पदम् अथवा सः वर्णः आर् सः प्रत्याहारः निमित्तं भवति कार्यस्य कृते कारणं भवति परन्तु तस्य यः कोड् अस्ति कार्यं कारणस्य पूर्वे भवति इत्युक्ते यत् सप्तमी विभक्त्यान्तं पदः अस्ति सः पूर्वकार्यम् इति निर्देशं करोति इत्युक्ते निमित्तं कार्यं यत्र भवति यत्र स्थाने अस्ति तस्य परे तत्र निमित्तम् अस्ति इत्युक्ते कारणम् अस्ति सो सप्तमी विभक्त्यान्तं पदः स्थानीपदस्य अनन्तरं तत्र दत्तमस्ति चेदेव तत्र कार्यं करणीयं सो सप्तमी विभक्त्यान्तं पदः सर्वदा पूर्वकार्यम् इति निर्देशं करोति तथैव पञ्चमी विभक्त्यान्तं पदः अस्ति चेत् सः तत् पदमपि निमित्तं भवति कार्यस्य कृते परन्तु तत्र भिन्न कोड् अस्ति पञ्चमी विभक्त्यान्तं पदः सूत्रे अस्ति चेत् सः परकार्यम् इति निर्देशं करोति इत्युक्ते निमित्तम् आदौ प्रथमे आयाति निमित्तस्य परे तत्र कार्यं भवति तथैव तत्र सूत्रे तृतीया विभक्त्यान्तं पदः अस्ति चेत् तदपि निमित्तम् अस्ति कार्यस्य कृते परन्तु तृतीया विभक्त्यान्तं पदः संयोजनं निर्देशति इत्युक्ते तृतीया विभक्त्यान्तं पदः तत्र कारणमस्ति कारणस्य परे स्थाने अस्ति चेदपि कार्यं कारणस्य निमित्तस्य पूर्वे स्थाने अस्ति चेत् तत्रापि कार्यं भवति अतः वयं किं वदामः तृतीया विभक्त्यान्तं पदः संयोजनम् इति निर्देशं करोति तस्य कृते तत्र उदाहरणानि अपि अस्माभिः पठितम् अनन्तरं वयं दृष्टवन्तः अस्मिन् करपत्रे इत्युक्ते वर्ल्ड् संस्कृत डाट् नेट् इति यः जालस्थानम् अस्ति तत्र स्वरूपमहोदयेन कथं तत्र सूत्रस्य व्याख्यानं दत्तं. सो व्याख्यानस्य आकृतिः यः द्वितीयबिन्दुः अस्ति, वयं दृष्टवन्तः तत्र यः अस्माकं यः जालस्थानम् अस्ति वर्ल्ड् संस्कृत डाट् नेट्, तत्र सूत्राधारेण एव सर्वं दत्तं. सो सूत्रस्य तत्र केन क्रमेण तत्र विवरणं दत्तम् इति अस्मिन् बिन्दौ तत्र लिखितमस्ति. आदौ तत्र यदा तत्र कोऽपि सूत्रस्य विवरणम् आयाति, प्रथमसूत्रे एव तत्र सूत्रस्य अर्थं दत्तम्, इत्युक्ते सूत्रं किं वदति इति वाक्यरूपेण तत्र एकवाक्येन अथवा वाक्यद्वयेन तत्र सूत्रस्य अर्थं दत्तम्. अनन्तरं यदि तस्मिन् सूत्रे यः सूत्रस्य विवरणम् अस्ति, यदि तस्मिन् सूत्रे कोऽपि सामासिकपदः अस्ति चेत् तस्य विग्रहवाक्यमपि तत्र अस्मिन् जालस्थाने तत्र दत्तम्, इत्युक्ते वर्ल्ड् संस्कृत डाट् नेट् इति जालस्थाने तत्र द्वितीयः बिन्दुः किं, तत्र समासानां विग्रहवाक्यम्, इत्युक्ते सामासिकपदः सूत्रे अस्ति चेत् तस्य विग्रहवाक्यं दत्तं, किं समासम् अत्र अस्ति तस्य विषये अपि लिखितम्. यदि कोऽपि सूत्रे कोऽपि सामासिकपदः नास्ति अतः तत्र आवश्यकता एव नास्ति समास किं समासम् अथवा विग्रहवाक्यं किम्. अनन्तरं तत्र सूत्रे कति पदानि इत्यपि तत्र स्वरूपमहोदयेन दत्तं, प्रत्येकस्य पदस्य विभक्ति का इत्यपि दत्तं. किमर्थं चेत् तत्र विभक्ति आधारेण एव वयं ज्ञातुं शक्यते कीदृशः कार्यः, आदेशरूपी कार्यः वा आगमरूपी कार्यः वा केवलं नामकरणं वा इति. वयं विभक्ति प्रत्येकस्य पदस्य विभक्ति का इति वयं पश्यामः चेदेव ज्ञातुं शक्यते अत्र कीदृशः, आदौ तु कीदृशः सूत्रम् अस्ति, केवलं संज्ञासूत्रम् अस्ति वा विधिसूत्रम् अस्ति वा इति वयं विभक्ति आधारेण एव ज्ञातुं शक्यते. अतः तत्र अनन्तरं तत्र प्रत्येकस्य पदस्य विभक्ति अपि दत्तम्. अनन्तरं यदि तस्मिन् सूत्रे कोऽपि कस्यचित् पदस्य सूत्र अर्थस्य अवगमनार्थं तत्र कानिचन पूर्वसूत्रात् पदस्य कोऽपि पदस्य आवश्यकता अस्ति चेत् सः पदं तत्र वयं दृष्टवन्तः अनुवृत्तिरूपेण आयाति. इत्युक्ते पाणिनि वारं वारम् एकस्मिन् प्रकरणे एकस्मिन् कार्ये तत्र वारं वारं समानपदं न सूत्रे न तत्र सः स्थापितवान्. अतः सः किम् इच्छति, पाणिनिमहर्षिः किम् इच्छति, सः इच्छति तत् पदम् अस्माकं मनसि तत् आनीयं. तत् पदं कथं, यदा वयं प्रकरणस्य ये सूत्राणि तत्र तस्मिन् प्रकरणे वर्तते, यदि वयं क्रमेण प्रत्येकं सूत्रं पठामः चेदेव तत्र सः पदम् अस्माकं मनसि आयाति. सो क्रमेण सूत्राणि पठामः चेदेव तत्र कस्य पदस्य अनुवृत्ति अनन्तरम् आवश्यकम् इति वयं ज्ञातुं शक्यते. अतः पाणिनिमहर्षिः इच्छति वयं तत्र सर्वाणि तत्र ये एकस्मिन् प्रकरणे ये सूत्राणि दत्तं वयं तत्र क्रमेण एव पठामः. परन्तु अत्र अस्मिन् जालस्थाने तत्र कस्य पदस्य आवश्यकता अस्ति सूत्रस्य सम्पूर्ण अर्थ अवगमनार्थं तत् पदमपि दत्तम्, इत्युक्ते अत्र अस्मिन् सूत्रे कस्य पदस्य अनुवृत्ति आवश्यकं सूत्रस्य अर्थावगमनार्थं तदपि दत्तम् अस्मिन् जालस्थाने, इत्युक्ते वर्ल्ड् संस्कृत डाट् नेट् इति जालस्थाने. अनुवृत्ति न केवलं कानिचन पदानि अनुवृत्तिरूपेण अनन्तरं आयाति, परन्तु तत्र ये विधिसूत्राणि तस्मिन् प्रकरणे दत्तं कस्यचित् विशिष्टप्रकरणे ये विधिसूत्राणि दत्तं तत्र अधिकारसूत्रस्यापि अनुवृत्तिः आवश्यकम्, इत्युक्ते अधिकारसूत्रं वदामः चेत् तत्र किम् अस्ति, शीर्षकं कस्य अधिकारे सूत्रम् आयाति, अधिकारसूत्रस्य सम्पूर्णतया अनुवृत्तिः तत्र भवति. प्रत्येकस्य विधिसूत्रे प्रत्येकस्मिन् विधिसूत्रे तत्र अधिकारसूत्रस्य अनुवृत्ति पूर्णतया भवति, इत्युक्ते यदि अधिकारसूत्रे द्वौ पदं दत्तं तत्र तेषाम् अनुवृत्तिः विधिसूत्रेण तत्र भवति। परन्तु प्रायशः यदा वयं अष्टाध्यायी इति ग्रन्थं पश्यामः चेत् प्रायशः तत्र अधिकारसूत्रे एकम् एव पदं पाणिनिना स्थापितं। सो तस्य पदस्य सम्पूर्णतया अनन्तरं बहुषु सूत्रेषु तस्य अनुवृत्तिः भवति। तस्मिन् प्रकरणे ये विधिसूत्राणि पाणिनिना स्थापिताः तत्र तत्र अधिकारसूत्रस्य अनुवृत्तिः आवश्यकम् अस्ति, इत्युक्ते तस्य अधिकारे एव तत्र कार्यं भवति। अनन्तरं तत्र अनुवृत्ति इति अनुवृत्तिसहितसूत्रम् अपि दत्तम् अस्मिन् जालस्थाने। तेन किं भवति, सूत्रस्य तत्र अर्थं यः अस्ति सूत्रं तु संक्षिप्तम् अस्ति, इत्युक्ते तत्र एकं पदं द्वौपदम् अथवा त्रीणि पदानि एव सन्ति। सो तत्र सूत्रस्य वाक्यरूपेण यः अर्थं भवति तत् अनुवृत्तिसहितसूत्रं पठामः चेदेव वयं ज्ञातुं शक्यते सूत्रस्य सम्पूर्ण अर्थं किम् अस्ति। अतः अनुवृत्तिसहितसूत्रम् आवश्यकं पठनीयम् इति तत्रापि अस्मिन् जालस्थाने तदपि दत्तम्। इदानीम् अनुवृत्तिविषये वयम् उदाहरणमपि पठितं पूर्वस्मिन् पाठे। अस्तु, इदानीं किञ्चित् अनुवृत्तिः विषये अहमेकं स्लैड् प्रिपेर् कृतवती, तस्य विषये अत्र अस्तु पठामः। अस्तु, मम स्क्रीन् दृश्यते वा? आम् भगिनि, दृश्यते। आम्, अत्र लिखितमस्ति बेसिकलि दिस् अनुवृत्तिः किम् अस्ति, दिस् क्रियेट्स् समटैम्स् दिस् क्रियेट्स् अ डौट् वाट् इस् दिस् अनुवृत्तिः, कथं तत्र एकस्मिन् प्रकरणे तत्र पदानाम् अनुवृत्तिः कथं भवति। अत्र इत्संज्ञाप्रकरणस्य कृते तत्र ये सूत्राणि क्रमेण पाणिनिना स्थापिताः तत्र कथम् अनुवृत्तिः भवति, पूर्वसूत्रात् कस्यचित् पदस्य अनुवृत्तिः, अनन्तरं यः सूत्रं स्थापितं पाणिनिना तत्र कथं करणीयम् इति अस्मिन् स्लैड् मध्ये तत्र दत्तम्। अत्र दृश्यतु अनुवृत्तिः वयं दृष्टवन्तः, इट् इस् अ रिपिटिशन् आफ् सम् वर्ड्स् फ्रोम् द पूर्वसूत्रात्। क्षम्यतां, स्लैड् ओके, अनुवृत्ति सूत्रं, यस्, धन्यवाद, सारि। अस्तु अस्तु, चिन्ता मास्तु। अत्र ये अत्र कानिचन सूत्राणि दत्तानि, एते सर्वे सूत्राणि कुत्र आयाति इत्युक्ते एते त्रयः सूत्राणि तत्र यः इत्संज्ञाप्रकरणम् अष्टाध्यायी इति ग्रन्थे प्रथम अध्याये तृतीयपादे तत्र किम् अस्ति, इत्संज्ञाप्रकरणं पाणिनिना दत्तम्। तत्र यः प्रथमसूत्रमस्ति तस्मिन् प्रकरणे प्रथम अध्याये इत्युक्ते प्रथम अध्याये तृतीयपादे प्रथमसूत्रं यः अस्ति सः अस्ति, तत् सूत्रमस्ति भूवादयः धातवः। सो भूवादयः धातवः इति सूत्रेण तत्र किं दत्तं, संज्ञासूत्रं। धातुशब्दः इति यः व्याकरणे तत्र वयं वारं वारं तस्य प्रयोगं कुर्मः, धातु धातु, तत् धातु इत्युक्ते किम्, धातु इति एकं पारिभाषिकशब्दः, वयं सर्वे जानीमः धातु इति एकं पारिभाषिकशब्दः। सो ये पारिभाषिकशब्दाः अष्टाध्यायी इति ग्रन्थे व्याकरणशास्त्रे वयं तत्र प्रयोगं कुर्मः तस्य कृते पाणिनिना एकं संज्ञासूत्रम् अपि दत्तम्, इत्युक्ते तस्य नामकरणं सः तत्र कृतवान्, ग्रन्थे कृतवान्, इत्युक्ते अष्टाध्यायी इति ग्रन्थे सः कृतवान्। सो धातु इत्युक्ते किं, सः पाणिनिमहर्षि वदति भूवादयः धातवः, इत्युक्ते भू अपि च वा एते सर्वे ये क्रियापदं सूचयति ते सर्वे अष्टाध्यायी पाणिनि धातुपाठे भू आरभ्य वा अपि अस्ति, एते सर्वे ये किं वदामः वर्णसमूह तेषां नाम धातु इति भवति। सो अत्र अस्मिन् प्रकरणे यः प्रथमसूत्रम् अस्ति सः अस्ति भूवादयः धातुः इत्युक्ते ये पाणिनिधातुपाठे भू अपि च वा इति यः तत्र वर्णसमूह तस्मिन् पाणिनिधातुपाठे दत्तं यदि ते क्रियां सूचयति ते तेषां नामकरणं धातु इति भवति सो किमर्थम् अस्मिन् भूवादयः धातुः किमर्थं पाणिनिना केवलं भू स्वीकृतम् अपि च वा स्वीकृतम् इति तत्र बहूनि तत्र वैयाकरणाः तत्र चिन्तनं कृतवान् किमर्थम् अत्र केवलं भू इति सः वै डिड् ही पिक् ओन्ली भू एण्ड् वा सो तत्र बहूनि मतानि सन्ति परन्तु यः तत्र किमस्ति भू इति यः शब्दसमूहः अस्ति वर्णसमूहः अस्ति तस्य एकम् अन्य अर्थः अस्ति वयं जानीमः भू इति पृथ्व्याम् इति अर्थे अपि अस्ति इत्युक्ते पृथ्वी इति यः धरती वयं वदामः अथवा पृथ्वी वदामः चेत् तस्यापि एकम् अन्यत् नामम् अस्ति भू परन्तु तत् यः पृथ्वी अर्थे यः भू वर्ण शब्दसमूहः अस्ति तत् धातु न तथैव वा इति यः एकं पदम् अस्ति अव्यपदम् अस्ति तत्तु अव्यपदम् अस्ति परन्तु भू अपि च वा एते शब्दसमूह ये क्रियां सूचयति ते एव धातु इति तेषाम् एव धातु इति संज्ञा भवति न तु यः भू इति पृथ्व्याम् अर्थे अस्ति वा इति अव्यपदम् अस्ति तत् न तत् भिन्नः ये शब्दसमूह क्रियां सूचयति तेषाम् एव नामकरणं धातु इति भवति वयम् एतस्य सूत्रस्य किञ्चित् अनन्तरं तस्य विवरणं पश्यामः परन्तु अहं किं वक्तुम् इच्छति अस्मिन् प्रकरणे यः प्रथमसूत्रम् अस्ति सः अस्ति भूवादयः धातुः तेन सूत्रेण धातु इत्युक्ते किम् इति तस्य विवरणं तत्र पाणिनिना दत्तम् परन्तु प्रथम अध्याये तृतीयपादे द्वितीयसूत्र आरभ्य तत्र किम् आरभ्यते इत् संज्ञा प्रकरणम् इति आरभ्यते एकं प्रकरणम् अस्ति पाणिनिधातुपाठे बहु महत्वपूर्णं प्रकरणम् अस्ति इत् संज्ञा प्रकरणम् इत् संज्ञा प्रकरणे तत्र किं दत्तं कस्य वर्णस्य इत् इति नामकरणं तत्र करणीयम् इति अस्मिन् प्रकरणे दत्तम् सो प्रथमसूत्रमस्ति उपदेशे अजनुनासिक इदानीं तत्र सूत्रस्य सम्पूर्ण अर्थः कः तत्र सामासिकपदः अस्ति वा नास्ति तत्र कति पदानि सन्ति इति तस्य विषये वयं चिन्तनं न कुर्मः किमर्थं चेत् तत्र यः तृतीयकरपत्रम् अस्ति तत्र एतस्य एतानि प्रकरणस्य तत्र सम्पूर्णतया तत्र व्याख्यानं दत्तम् इदानीं वय अस्माकं विषयः कः अनुवृत्ति इत्युक्ते किं रिपीटिशं कथं भवति सो प्रथम इत्संज्ञा प्रकरणे यः प्रथमसूत्रम् अस्ति सः पाणिनिना किं दत्तम् उपदेशे अजनुनासिक इति प्रथमसूत्रम् अस्ति सूत्रं स्वयं सम्पूर्णम् अस्ति अस्मिन् सूत्रे प्रथमसूत्रे इत्संज्ञाप्रकरणस्य प्रथमसूत्रे कोऽपि पदस्य आवश्यकता पदस्य आवश्यकता अनुवृत्तिरूपेण नास्ति इत्युक्ते उपदेश अवस्थायां यः अच् अस्ति इत्युक्ते यः स्वरः अस्ति सः अनुनासिक अस्ति चेत् तस्य इत् करणीयम् इति सूत्रं वदति अनन्तरं तत्र यः द्वितीयसूत्रमस्ति इत् तृतीयसूत्रमस्ति हलन्त्यम् इत्युक्ते उपदेशे अजनुनासिक इति सूत्रस्य साक्षात् अनन्तरं पाणिनिना हलन्त्यम् इति सूत्रं दत्तम् इण्डिविजुवलि सूत्रं पश्यामः चेत् तत्र वयम् अर्थं न ज्ञातुं शक्यते सो पाणिनिमहर्षि किम् इच्छति सः महर्षि इच्छति वयं क्रमेण एव इत्संज्ञक प्रकरणे ये सूत्राणि दत्तं तेषाम् अध्ययनं कुर्मः सो अत्र उपदेशे पदस्य अनुवृत्तिः आवश्यकम् अपि च इति यः नामकरणं भवति तस्य पदस्य अपि अनुवृत्तिः आवश्यकम् अनन्तरम् अनुवृत्तिसहितसूत्रं पठामः चेत् अत्र दृश्यतु उपदेशे अन्त्यं हल् इति भवति सो उपदेशे इत्युक्ते उपदेश अवस्थायां तत्र यः अन्तिम शब्दसमूहस्य अन्तिम हल् अस्ति चेत् उपदेश अवस्थायां यदि शब्दसमूहस्य अन्ते कोऽपि हल् अस्ति तस्यापि इति करणीयम् इति एकं नामम् अस्ति तस्य इति नामकरणं करणीयं तावदेव अस्ति. सो अत्र अस्मिन् सूत्रे तृतीयसूत्रे उपदेशे पदस्य अनुवृत्तिः भवति अपि च इत् इति पदस्य अनुवृत्तिः भवति. सो उपदेशाजनुनासिक इत् हल् अन्त्यम् इति वयं तत्र अभ्यासं कुर्मः चेदेव तत् आयाति अस्माकं मनसि. सो वारं वारं पाणिनिमहर्षि उपदेशे उपदेशे इति पदं तस्मिन् प्रकरणे न उक्तम्. तत्र तत् पदम् अस्माकं मनसि तत् आनीयम् इत्युक्ते अस्मिन् प्रकरणे उपदेशे पदस्य बहु आवश्यकता अस्ति. किमर्थं चेत् यस्य यस्य वर्णस्य इत् भवति तस्य उपदेश अवस्थायाम् एव इत् भवति. अन्यत् अवस्था इत्युक्ते एकवारम् इत् कुर्मः चेत् तत्र वारं वारम् इत् न करणीयं. यः उपदेश अवस्थायां शब्दसमूह दत्तं तत्र एव उप इत् करणीयम्. सो उपदेशे पदस्य तत्र द्वितीयसूत्र आरभ्य अष्टसूत्रपर्यन्तं तत्र सर्वत्र इत्युक्ते अत्र सप्तसूत्राणि सन्ति तत्र सर्वत्र सर्वे सूत्रे तत्र उपदेशे पदस्य अनुवृत्तिः आवश्यकम्. उपदेशे उपदेशे उपदेशे वारं वारं पाणिनिना न दत्तं. किमर्थं चेत् तस्य लक्ष्यं किम् अस्ति? ग्रन्थं लघु भवेत् अपि च सूत्रं लघु भवेत्. सो ही इण्ट्रड्यूस्ड् दिस् शैली आफ् अनुवृत्तिः. तेन किं भवति? सूत्रं लघु भवति अपि च तत्र ग्रन्थम् अपि लघु भवति. सो उपदेशपदस्य अत्र अनुवृत्तिः अपि च यः नामकरणं भवति इति पदमपि अनुवृत्तिरूपेण एव स्वीकुर्मः. ही डस् नाट् रिपीट् दिस् इत् इत् इत् अस्मिन् प्रकरणे. मुख्यतया अस्मिन् प्रकरणे ही विल् नाट् इण्ट्रड्यूस् दिस् इत् एण्ड् उपदेशपदं वारं वारं न आयाति. सो ही हेज् इण्ट्रड्यूस्ड् ए सर्टन् क्रमः. He has put all the sutras in a certain krama so that this anuvritti is done from the purva sutrat eva. Otherwise there was no need for keeping this upadeshe ajanunasik iti sutram adau tatra katham sthapitam tatra tatra upadeshe padasya atra he wanted because this is the only sutra for aj itukte स्वराणां यः इत् संज्ञा भवति तस्य कृते एकमेव सूत्रमस्ति अन्य अस्मिन् प्रकरणे. देट् इस् अ डिफ्रेण्ट् सब्जेक्ट् बट् अनुवृत्तिः तत्र पूर्वसूत्रात् एव अनुवृत्तिः भवति. अनन्तरं तत्र भिन्नभिन्नसूत्राणि तत्र सन्ति तत्र ये सूत्राणि तत्र यः अन्तिमसूत्रम् अस्ति विधिसूत्रम् एते सर्वे संज्ञासूत्राणि उपदेशे अजनो नासिक् इत् सो इत्युक्ते अत्र अस्मिन् सूत्रे यः इति प्रथमा विभक्तियान्तं पदः अस्ति सः अत्र न तु आदेशः सूचयति न आगमः सूचयति. सः अत्र इति पदम् अत्र नामकरणं सूचयति. वयं जानीमः प्रथमा विभक्तियान्तं पदः सूत्रे अस्ति चेत् तत् पदं किं सूचयति? आदेशः, आगमः अथवा नामकरणं. सो अत्र यः इति पदम् अस्ति तकारान् शब्दः अस्ति सरित् शब्दवत् भवति. प्रथमविभक्त्यान्तं पदः अत्र नामकरणं सूचयति कीदृशः कार्यः नामकरणं. सो कस्य नामकरणं भवति? स्वरस्य अनुनासिकस्वरस्य अत्र इति नामकरणं भवति. कुत्र? उपदेश अवस्थायां. सो उपदेश अवस्थायां यः स्वरः अनुनासिक अस्ति तस्यैव इति करणीयम् इति सूत्रं वदति. अनन्तरं तत्र बहूनि अन्यसूत्राणि तत्र दत्तं. सो तस्मिन् सूत्रे अपि उपदेशे अपि च इति पदस्य अनुवृत्तिः आवश्यकम्. किमर्थं चेत् अनुवृत्तिसहितसूत्रं पठामः चेदेव सम्पूर्णसूत्रस्य अर्थः कः इति वयं ज्ञातुं शक्यते. अनन्तरं तस्य लोपः इति एकम् एव विधिसूत्रम् अस्ति. सो तस्य लोपः इति सूत्रं पश्यामः चेत् किमपि न ज्ञातुं शक्यते. कस्य लोपः करणीयः? सूत्रं वदति तस्य लोपः. कस्य लोपः? तस्य इत् लोपः. यस्य यस्य इत् भवति अनन्तरं तस्य वर्णस्य किं करणीयं, लोपः अपि करणीयं. सो अत्र लोपः इति यः अस्ति प्रथमाविभक्तियान्तं पदः, अकारान्त शब्दः राम शब्दवत् अस्ति. लोपः इति यः प्रथमाविभक्तियान्तं पदः अस्ति अस्मिन् सूत्रे, सः अत्र किं किं सूचयति, आदेशः, लोपकार्यमपि आदेशः, पूर्ववर्णस्य तत्र लोपः करणीयम् इति सूत्रं वदति. कस्य वर्णस्य लोपः? अत्र तु षष्ठीविभक्त्यान्तं पदः न दत्तं. सो यस्य यस्य इत् तस्य तस्य लोपः अपि करणीयम् इति सूत्रं वदति. सो अस्मिन् सूत्रे केवलम् एकम् एव पदस्य अनुवृत्तिः आवश्यकम्. अत्र उपदेश इति पदस्य अनुवृत्तिः आवश्यकं नास्ति. अत्र मनसि प्रश्नः आयाति, कस्य लोपः? सो यस्य इत् तस्य एव लोपः. सो तस्य इत् लोपः. सो अत्र अनुवृत्तिसूत्रं पश्यामः चेदेव अर्थं ज्ञातुं शक्यते. सो अनुवृत्तिः इति यः शैली अस्ति अष्टाध्यायी इति ग्रन्थे, तस्य मुख्यतया यः प्रयोजनम् अस्ति तेन किं भवति, अनुवृत्तिरूपेण सूत्रं पठामः चेदेव तत्र सूत्रस्य सम्पूर्ण अर्थः कः इति वयम् अवगन्तुं शक्यते. सो अनुवृत्तिसहितसूत्रं तत्र आवश्यकं पठनीयं. तेन किं भवति, सूत्रस्य सम्पूर्णतया यः अर्थः अस्ति वयं वाक्यरूपेण तत्र ज्ञातुं शक्यते इति तत्र अनुवृत्तिः इति शैली तस्य अर्थः अस्ति. तथैव अत्र अन्यत् उदाहरणमपि दत्तम्, इत्युक्ते षष्ठाध्याये प्रथमपादे द्विसप्ततितं यः सूत्रम् अस्ति तत्र संहितायाम् इति अधिकारः आरभ्यते. संहितायाम् इति किं, तत् प्रथम अध्याये एव पाणिनिना दत्तम्. इत्युक्ते संहिता इति एकं पदम् अस्ति, तस्य कः अर्थः व्याकरणशास्त्रे वयं पूर्वे अपि दृष्टवन्तः. परः सनिकरिसंहिता इति पाणिनिना एकं सूत्रं दत्तं, प्रथम अध्याये एव बहूनि संज्ञासूत्राणि दत्तम्. सो संहितायाम् इति यः पदम् अस्ति, सप्तम्यान्तं पदः अस्ति, अत्र तस्य अधिकारः आरभ्यते. सो अनन्तरं तत्र द्विसप्ततितम्, अनन्तरं यः षट् सप्ततितं सूत्रम् अस्ति तत्र संज्ञा अच् सन्धि कृते ये सूत्राणि, विधिसूत्राणि तत्र सर्वाणि दत्तम्. इको यनचि वयं पठितवन्तः, इको यनचि इति यः एकं विधिसूत्रम् अस्ति, अनेन कार्यं विधीयते, आदेशरूपिः कार्यः विधीयते अनेन सूत्रेण. तत्र एतस्य सूत्रं कदा कार्यं करोति, कस्य अधिकारे आयाति, मया पूर्वे अपि उक्तं, ये अष्टाध्यायी इति ग्रन्थे ये विधिसूत्राणि तत्र पाणिनिना स्थापिताः भिन्नभिन्नप्रकरणे, ते तत्र आवश्यकं, तत्र अस्माभिः तत्र द्रष्टव्यं किम्, एतत् सूत्रं कस्य सूत्रस्य अधिकारे आयाति, इत्युक्ते अत्र विषयः कः, तत्र विषयः आवश्यकम्. अधिकारसूत्रम् इत्युक्ते कस्य विषये एतत् कार्यं करणीयम्, इको यनचि कदा करणीयम्. इकः परे कोऽपि अच् वर्णः आयाति चेत् अत्र यन् इति आदेशः करणीयम् इति सूत्रं वदति, परन्तु तावत् एव सफिशियण्ट् नास्ति. एतत् सूत्रं कस्मिन् विषये कार्यं करणीयं तदपि तत्र दृष्टव्यम्. इत्युक्ते एतत् सूत्रं संहितायाम् इति अधिकारे आयाति, संहितायाम् इति सूत्रस्य अधिकारे आयाति. सो संहितायां वयं जानीमः किम् अस्ति, परः सनिकर्षसंहिता. सो इको यन् अचि यः अत्र सूत्रं दत्तं, तत्र इक् वर्णस्य अपि च अच् वर्णस्य मध्ये संहिता अस्ति चेदेव यन् आदेशः करणीयम्. इक् अपि च अच् वर्णस्य मध्ये संहिता नास्ति चेत् कार्यं न भवति, इक् न अपगच्छति, तत्र य न आयाति. केवलं संहिता अस्ति चेद् एव एतत् सूत्रं कार्यं करोति. सो अत्र कस्य सूत्रस्य अधिकारः भवति इत्यपि तत्र द्रष्टव्यम्. सो संहितायाम् इति यः सूत्रस्य अधिकारे एते सर्वाणि अच् सन्धिसूत्राणि अस्मिन् सूत्रस्य अधिकारे आयाति. सो अधिकारसूत्रस्य यानि पदानि तत्र पाणिनिना स्थापिताः ते सर्वाणि पदानि अनुवृत्तिरूपेण विधिसूत्रे आवश्यकम् आनीयम्. सो अत्र सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रं पठामः चेद् एव सूत्रस्य पूर्ण अर्थं वयम् अवगन्तुं शक्यते. इकः षष्ठ्यान्तं पदः, यन् प्रथमान्तं पदः, अचि सप्तमीयान्तं पदः, संहितायाम् इति अधिकारः, अधिकारसूत्रम्. सो अधिकारसूत्रस्य अनुवृत्तिः विधिसूत्रे आवश्यकं करणीयम् इति तत्र नियमः अस्ति व्याकरणे. षष्ठ्यान्तं पदः, अत्र कोऽपि सम्बन्धः तु न दृश्यति. इक् यनः, इकः यनः, अत्र षष्ठी विभक्तियान्तं पदः कोऽपि सम्बन्धं न सूचयति. सो यत्र यत्र षष्ठी विभक्तियान्तं पदः सम्बन्धं न सूचयति तत्र तु सः स्थानी भवति. केन सूत्रेण? षष्ठीस्थाने योगः इति पाणिनिना एकं सूत्रं दत्तं, परिभाषासूत्रम्. सो यत्र यत्र षष्ठी इति यः साधारण अर्थः, षष्ठी विभक्तियान्तं पदस्य यः साधारण अर्थः अस्ति, यदि तत् अर्थं न दृश्यते तत्र षष्ठी इति पदं तत्र स्थानी भवति. सो इकः स्थाने, यन् इति प्रथमान्तं पदः, यत्र यत्र स्थानीपदम् अस्ति तत्र तु प्रायशः आदेशरूपी कार्यः एव भवति इति वयं पूर्वे पठितवन्तः. सो इकः स्थाने यन् आदेशः अचि परे. सो अचि परे इत्युक्ते अचि परे अस्ति कस्य परे? इक् परे अचि अस्ति चेदेव तत्र यन् इति आदेशः करणीयम्. कदा? संहितायां. सो स्थानी अपि च निमित्तस्य मध्ये संहिता अस्ति चेदेव यन् इति आदेशः करणीयम्. सो यः वाक्यमस्ति, सूत्रस्य सम्पूर्ण अर्थः अस्ति इकः स्थाने यन् आदेशः अचि परे संहितायाम् इति भवति. सो सूत्रस्य अर्थः भवति. सो अनुवृत्ति आवश्यकम् अस्ति. अनुवृत्ति सहितसूत्रं पठामः चेदेव तत्र किं भवति? सूत्रस्य सम्पूर्ण अर्थं वयं ज्ञातुं शक्यते. तथैव तत्र अत्र बहूनि वयं जानीमः, तत्र आच् सन्धि कृते बहूनि सूत्राणि तत्र विधिसूत्राणि तत्र स्थापिताः. सो अत्र एकम् अन्यत् सूत्रमस्ति, अकः सवर्णे दीर्घः, वयम् अस्माकं परिचितं सूत्रमस्ति. अत्रापि संहितायाम् इति अधिकारसूत्रस्य अनुवृत्तिः आवश्यकम्. किमर्थं चेत् एतत् कार्यमपि संहिताया इति विषये आयाति. सो अधिकारसूत्रस्य, सी दिस् अधिकारसूत्र इस् वेरि इण्ट्रेस्टिङ्ग् सूत्र. वै? ही वेन् ही वास् मेकिङ्ग् दीस् दीस् आच् सन्धिसूत्राणि, ही फौण्ड् देट् दिस् संहितायाम् ऐ हेव् टु पुट् इट् एव्रिवेयर्. इट् स्टार्ट्स् फ्रम् 73 एण्ड् इट् गोस् बियाण्ड् 101. सो देयर् विल् बि मोर् देन् 25 or maybe 50 sutras with respect to this Ach Sandhi karyam. So he found that this samhitayam iti padasya to tatra sarve sutre etasya padasya avashakta asti. So what he did is that he put it first only, samhitayam iti adhikara sutram asti. Because by putting it before this prakranam, this sutra will become all these sutra, not only one sutra, all the vidhi sutras will become laghu. So adhikar sutrasya kopi anyat karyam nasti vyakaran shastre. Adhikar sutrasya kevalam etat evu prayojanam asti. Tena kim bhavati anantaram tasmin prakrane ye vidhi sutrani ayati tesham laghutva sadhanen evu. ते सर्वे सूत्राणि लघु भवेत् इति तस्य मुख्यलक्ष्यः. अन्यथा तत्र अधिकारसूत्रस्य कोऽपि अन्य अर्थः नास्ति. सो वयं किं वदामः? यस्य सूत्रस्य इत्युक्ते सम्पूर्णसूत्रस्य तु अनुवृत्तिः भवति, एकमेव पदस्य तु अनुवृत्तिः न भवति. यस्य सूत्रस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु भवति तत् सूत्रम् एव अधिकारसूत्रम् इति वयं वदामः. सो अन्यत् कोऽपि तत्र अधिकारसूत्रस्य प्रयोजनमेव नास्ति. जस्ट् बिकास् ही वाण्टेड् आल् द सूत्रास् टु बिकम् लघु ही मेड् ही पुट् दट् पदम् दट् विशिष्टपदं यस्य अनुवृत्तिः तत् सर्वेषु सूत्रेषु आवश्यकं ही पुट् दट् पदम् इन् एण्ड् मेड् दट् एस् अधिकारसूत्रम् एण्ड् पुट् इट् इन् द फस्ट् प्लेस् ओन्ली बिफोर् द प्रकरण स्टार्ट्स् ही पुट्स् एव्रिवेयर् ही डस् दट्. यथा तत्र अङ्गकार्यस्य कृते तत्र त्रिषु अध्यायेषु तत्र अङ्गकार्यं भवति. सो ही मेड् दट् अङ्गम् इति पदम् अधिकारसूत्रम् एण्ड् पुट् द placed it at the first as first sutra and made that as an adhikar sutra because angam angam angam angam will come in the three adhyayas. So that is the only prayojanam for this adhikar sutra. Anyat kopi artha nasti adhikar sutra se etat padam vishisht padam kim artham vishishtam vidhi sutreshu etasya sarveshu vidhi sutreshu etasya padasya avashyakta. सूत्रं लघु भवेत् तस्य कृते तत् महर्षि किं कृतं ही मेड् देट् विशिष्टपदम् एस् अधिकारसूत्रं. तावदेव अस्ति अधिकारसूत्रस्य तत्र महत्त्वं बिकास् दिस् पद इस् वेरि यूनिक् इट् हेज़् टु कम् इन् मनी सूत्र इन् लाट् आफ् सूत्रास्. सो ही मेड् दिस् एस् अधिकारसूत्रं. सो अनुवृत्ति इति पदम् एकम् अस्ति साधारण अनुवृत्ति इत्युक्ते कस्यचित् पदस्य अनन्तरं ये सूत्रं तत्र पाणिनिना दत्तं तस्मिन् प्रकरणे तस्य पदस्य तत्र अर्थ अवगमनार्थं तत्र तस्य अनुवृत्तिः आवश्यकं. द्वितीयम् अस्ति अधिकारसूत्रस्य अनुवृत्तिः. सो अधिकारसूत्रस्य अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु भवति न केवलं पञ्च अथवा षट् अथवा सप्त सूत्रेषु परन्तु अग्रिमेषु बहुषु सूत्रेषु यस्य पदस्य आवश्यकता तत् पदं पाणिनिना केन रूपेण दत्तम् अधिकाररूपेण दत्तं. ही मेड् देट् पदम् एस् अधिकारसूत्रं. सो तस्य सम्पूर्णतया तत्र अनुवृत्तिः अग्रिमेषु बहुषु भवति इति तत्र अनुवृत्तिः इति तस्य अर्थः अस्ति. एकनिमिषः. आम् इदानीं तत्र एकं नूतन विषयः अस्ति सूत्राणि षड्विधानि. आम् तत्र करपत्रात् तत्र पठामः. चतुर्थबिन्दु अस्ति पाणिनीयसूत्राणि षड्विधानि इत्युक्ते अष्टाध्यायी इति ग्रन्थे तत्र भिन्नभिन्नसूत्राणि तत्र दत्तं पाणिनिना. मुख्यतया तेषां विधिः इत्युक्ते द टैप् आफ् सूत्रास् आर् सिक्स् टैप् आफ् सूत्रास् इन् द अष्टाध्यायी ग्रन्थे. ते षड्विधानि कानि इति अत्र अस्मिन् श्लोके दत्तम्. अनन्तरं तेषां विवरणम् अपि दत्तम् इत्युक्ते तस्य अर्थः कः इति अपि दत्तम्. अस्तु इदानीं प्रारम्भं कुर्मः. कः पठितुम् इच्छति? अहं चिन्तयामि कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा तत्र करपत्रात् पठामः. महोदय. आं वदतु. आकाश स्वर्णे अचि पूर्वपरयोः एक दीर्घसंहिताय तत्र अचि पूर्वपरयोग अनुवृत्ति कथम् आगतः? अचि इति पदस्य तत्र अनुवृत्तिः इको यनचि इति यः अच् सन्धिसूत्राणि तत्र पाणि प्रकरणम् अस्ति. अच् सन्धिप्रकरणं यः अष्टाध्यायी इति ग्रन्थे अस्ति तत्र यः प्रथमविधिसूत्रम् अस्ति सः अस्ति इको यनचि. सो अत्र अचि इति यः पदम् अस्ति अग्रिमेषु सर्वेषु विधिसूत्रेषु अच् सन्धिसूत्रेषु अचि इति पदस्य अनुवृत्तिः भवति. सो अचि इति पदस्य इको यनचि इति सूत्रे सूत्रात् आयाति अचि इति पदस्य. तथैव तत्र एतस्य पूर्वे एकम् अन्यत् सूत्रम् अस्ति पूर्वपरयोः एकः. एकः भिन्नसूत्रेषु आयाति पूर्वपरयोः भिन्नसूत्रेषु एतस्य पदस्य तत्र किं भवति अनुवृत्तिः भवति परन्तु अत्र संहितायां यत्र यत्र अच् सन्धिविषयः विधिसूत्रम् अस्ति तत्र तु अधिकारसूत्रस्य आवश्यकता सर्वेषु सूत्रेषु करणीयं मया किम् उक्तम् एकमस्ति साधारण अनुवृत्तिः अचि पूर्वपरयोः एकः एते त्रीणि पदानि तत्र अनुवृत्तिः साधारण अनुवृत्तिः भवति पूर्वसूत्रात् परन्तु संहितायां यः अनुवृत्तिः अत्र दृश्यते सः अधिकारसूत्रस्य अनुवृत्तिः सो अनुवृत्ति इस् आफ् टु टैप्स् वन् इस् साधारण अनुवृत्ति वन् इस् द अधिकारसूत्रस्य अनुवृत्ति अधिकारसूत्रस्य अनुवृत्ति तु आवश्यकं करणीयं यदि वयं क्रमेण सूत्रं पठामः चेदेव ज्ञातुं शक्यते न महोदय तत्र पूर्वपरयोः कस्मात् सूत्रात् एतत् पदम् आयाति एकः इति पदः तत्र कस्मात् सूत्रात् आयाति परन्तु तत् मुख्यं किम् अस्ति अनुवृत्तिः पूर्वसूत्रात् यत् एकं वारं पाणिनिना दत्तं पदं दत्तम् अनन्तरं तत्र सः अनुवृत्तिरूपेण एव स्वीकुर्मः तत्र पाणिनिमहर्षि अनन्तरम् एकं समानपदम् एकस्मिन् प्रकरणे वारं वारं न दत्तं दिस् अनुवृत्ति हेज़् टु कम् टु अवर् मैण्ड् आटोमेटिक्लि सो हौ विल् देट् हेपन् वेन् वि रीड् द सूत्र इन् द क्रमः महोदय कथं जानामि कि अचि अनुवृत्ति अस्ति अधिकार अस्ति न ज्ञातुं शक्यते महोदय वयं वारं वारं वदामि न क्रमेण पठामः चेत् अभ्यासं कुर्मः चेदेव तत्र ज्ञातुं शक्यते देट् इस् वै द विवरणम् इस् गिवन् इन् दिस् ग्रन्थ वी हेव् अवर् नालेज् इस् इन्कम्प्लीट् महोदय न ज्ञातुं शक्यते क्रमेण पठामः वारं वारं पठामः चेदेव ज्ञातुं शक्यते न अन्यथा तु तत्र बहु कष्टं भवति कथं जानीमः अत्र अचीत् पदस्य अनुवृत्तिः अस्ति अधिकारपि स्पष्टं नास्ति सूत्रमस्ति इट् विल् गो अचि अस्ति सूत्रम् इट् विल् गो इट् इस् नाट् मेन्शन् इन् द अधिकारसूत्रम् इति अधिकारी यः अस्ति विशिष्टसूत्रम् अस्ति देट् इस् वै ऐ सेड् विशिष्टसूत्रं यत्र यत्र तस्य अधिकारसूत्रस्य अधिकारी ये ये सूत्राणि विधिसूत्राणि आयान्ति तत्र सर्वत्र अधिकारसूत्रस्य अनुवृत्तिः करणीयं सम्पूर्णतया करणीयम् इत्युक्ते यदि अधिकारसूत्रे द्वौ पदं दत्तं द्वौ पदस्य अनुवृत्तिः अनन्तरं ये विधिसूत्राणि तत्र दत्तं तेषाम् अनुवृत्तिः करणीयं तयोः अनुवृत्तिः करणीयं परन्तु अत्र तु एकमेव पदम् अस्ति सो एकमेव पदस्य अनुवृत्तिः सो देट् इस् वै ऐ एम् सेयिङ्ग् वारं तत्र सम्पूर्णतया तत्र अधिकारसूत्रस्य अनुवृत्तिः भवति सप्ते पञ्चमी विभक्ति अस्ति सप्तमी विभक्ति अस्ति तत्र मतलब पूर्वं कार्यं मतलब सप्तमी विभक्ति पञ्चमी विभक्ति द्वि कार्यं करोति एक तु सप्तमी विभक्ति पूर्वं कार्यं करोति एवं निमित्तम् अपि अस्ति सप्तमी विभक्ति पञ्चमी विभक्ति पर कार्यं करोति एवं निमित्तमपि अस्ति सम्यक् सूचयति कार्यं न करोति तत् पदं कार्यं न करोति तत् सूचयति निमित्तं सूचयति निमित्तं सूचयति सूचयति कार्यं करोति नाम बीदि कार्यमपि करोति सत्यं महोदय अस्तु महोदय पञ्चमी सप्तमी पञ्चमी सप्तमी तृतीया विभक्त्यान्तं पदः सर्वदा आदौ तु निमित्तम् एव निमित्त कार्यस्य कृते निमित्तं भवति ते सर्वे पञ्चमी तृतीया सप्तमी पञ्चमी तृतीया पञ्चमी सप्तमी निमित्तं सूचयति एवं पर कार्यमपि करोति पर कार्यं वा पूर्वकार्यं वा संयोजनं वा सम्यक् महोदय तृतीयमध्ये पूर्वपरं द्वयमपि भवति खलु पूर्वकार्यम् इस् अ कम्बिनेशन् आफ् सप्तमी एण्ड् पञ्चमी सप्तमी तु केवलं पूर्वकार्यम् एव करणीयं पञ्चमी केवलं परकार्यम् एव करणीयम् इत्युक्ते निमित्तस्य पूर्वे स्थाने अस्ति चेत् पञ्चमी विभक्त्यान्तं पदस्य द्वारा यत् निमित्तं निर्दिष्टं तस्य पूर्वे स्थाने अस्ति चेत् कार्यं न भवति केवलं तस्य परे निमित्तम् अस्ति चेदेव कार्यं करणीयम् रषाभ्यां नोनः कदा भवति? यदा रेफस्य अनन्तरं नकारः आयाति. रेफस्य पूर्वे समानपदे नकारः आयाति चेत् कार्यं न करणीयम्. सो परकार्यं पञ्चमी विभक्त्या रषाभ्याम् इति पञ्चमी विभक्त्यां परकार्यम् एव सूचयति, ओन्लि परकार्यम्. परन्तु यदा तृतीया विभक्त्यान्तं पदः अस्ति, कार्यं परे अपि भवितुम् अर्हति, कार्यं पूर्वे अपि भवितुम् अर्हति. तत्र अहं ज्ञातुम् इच्छामि, अनुवृत्ति अस्ति, अधिकार अपि अस्ति. अनुवृत्ति अधिकार सेज भाई जी इट विल गो और मतलब ओवरलैपिंग अपि अस्ति, मतलब एक स्थाने अस्ति द्वितीय स्थाने नास्ति. किम किम महोदय पुनः पृच्छतु. अनुवृत्ति अस्ति, अधिकार अस्ति. तत्र मतलब जो कि कार्यं करोति सीरियल वाइज कार्यं करोति अधिकार एवं अनुवृत्ति. अन्यथा मतलब जो कि ओवरलैपिंग करोति, ओवरलैपिंग कर्तुं मतलब एक बिंदु तो कार्यं करोति, तत्परं द्वितीय बिंदु न करोति, तृतीय बिंदु करोति, तृतीय बिंदु करोति, सप्तम बिंदु करोति, चौथे चतुर्थ पंचम बिंदु कार्यं न करोति. अत्र अपि मतलब जो कि अनुवृत्ति अस्ति सङ्गीतायाम्. अस्तु, सङ्गीतायां मतलब अप् टु 50 मतलब सूत्रं कार्यं करोति. इमेजिन् तो 50 सूत्रं पर्यन्तं कार्यं तु करोति, एग्री. लेकिन् मतलब सर्वाणि सूत्राणि कार्यं करोति या मतलब कि 1 to 50 करोति, 25th न कार्यं करोति. I'm not getting your point, Mohde. Sorry, I'm not getting your point. Mohde, jaise sangitayam asti. Ek nimisha. Kopi anya tatra vaktum ichhati va asya vishaye? Mohde, kim vadati? I am not able to get his point. Kopi anya janaha vaktum ichhati va asya vishaye? Mohde, you write this in the group. I will read and then answer. Otherwise, time will get wasted, Mohde. Okay. Just okay. Write down your point on the WhatsApp group or just mail me. I will just check what you are trying to see. Astu, Mohde. Shamdam, Sujana, aham vadami, Anurati, slide madde, टङ्कन् दोषः अस्ति सूत्रसङ्ख्या. मे बि महोदय तत्र यत् पुष्पादीक्षित् महोदयस्य यः पुस्तकम् अस्ति, अपि च यः अष्टाध्यायी .com मध्ये यः तत्र सूत्रसङ्ख्या दत्तं, देर् इस् सम् डिफ़्रेन्स्, 1 or 2 सूत्र डिफ़्रेन्स् अस्ति, बट् वी हेव् टु चेक् विच् वन् इस् करेक्ट्. महोदय सूत्रपाठः भगिनी, माता पुस्तकस्य मध्ये संहितायां इको सप्तति. आम् एकसप्तति. आम् आं महोदय, देट् इस् वाट् ऐ सेड् न, वी हेव् टु चेक् विच् वन् इस् करेक्ट्. देयर् इस् सम् 1 or 2 डिफ़्रेन्स् इस् देयर्. ऐ जस्ट् नीड् टु चेक् बिकास् ऐ डोण्ट् हेव् एनी अदर् रेफ़रेन्स् बुक् सो देट् ऐ केन् चेक् इट्. इफ् एनिबडि हेज़् सम् अदर् रेफ़रेन्स् बुक् कैण्ड्लि चेक् एण्ड् लेट् मी नो. अस्तु महोदय, इदानीं कः पठितुम् इच्छति? गिरिजा भगिनी अस्ति वा? कः वदति? कः वदति? आं पूर्णिमा भगिनी, अत्र पठतु चतुर्थबिन्दु. अस्तु, पाणिनीयसूत्राणि षड्विधानि, संज्ञा च परिभाषा च विधिर्नियम एव च, अतिदेशो अधिकारश्च, षड्विधं सूत्रलक्षणं, संज्ञासूत्रं, एतद् आदौ एतस्य विषये किञ्चित् वदतु, संज्ञा च परिभाषा च. संज्ञा इत्युक्ते नामकरणं, नाकरणं च परिभाषा, परिभाषा इत्युक्ते निरूपणं च विधिनियम, विधिनियम इत्युक्ते रूल् इति भवति एव च अतिदेशे अधिकारस्य, अधिकारश्च अतिदेशे इत्युक्ते सप्तमीयस्य अतिदेशे अधिकारः, अधिकारः भवति तत् एकवारं वदति चेत् तदेव अन्यानां सूत्राणां विषये अपि स्वीकर्तव्यं षड्विधं सूत्रलक्षणं तदेव. आम्, अत्र किं मुख्यं किम् अस्ति, संज्ञा इत्युक्ते किं, परिभाषा इत्युक्ते किं, विधि तत् न वक्तव्यम्. अत्र यः सूत्राणि षड्विधानि ते कानि, संज्ञा, परिभाषा, विधिः, नियमसूत्र, अतिदेशिकसूत्र, अधिकरणसूत्र, अतिदेश अपि च अधिकारः, अधिकारसूत्रं वयं दृष्टवन्तः न, अधिकार एकं सूत्रम् अस्ति, अधिकारसूत्रम्. सो अधिकार, अतिदेश, नियम, विधिः, परिभाषा एण्ड् संज्ञा, 1, 2, 3, 4, 5 and 6 षड्विधानि सूत्राणि ते कानि, संज्ञासूत्रं, परिभाषासूत्रं, विधिसूत्रं, नियमसूत्रम्, अतिदेशसूत्रम्, अधिकारसूत्रम्. एतानि एव तत्र अष्टाध्यायी इति ग्रन्थे षड्विधानि सूत्राणि भवन्ति इति अत्र लिखितमस्ति. इदानीं संज्ञासूत्रं किम् इति अत्र लिखितमस्ति, पठतु, प्रथमबिन्दुः पठतु भगिनि. अहमेव भगिनि. आमां पठतु. संज्ञासूत्रं येन नामकरणं क्रियते, सुप्तिगन्तं पदं, सुबन्तं तिगन्तं पदं, सुप्तिगन्तं पदम्. वदतु अस्य विषये, संज्ञा न संज्ञासूत्रं, संज्ञासूत्रम् इत्युक्ते सुबन्तस्य एकविंशति भवति, तिगन्तस्य अष्टादश भवति, ते सर्वेपि नामकरणं भवति, तत्र तु किमपि कार्यं न भवति. शृणोतु, शृणोतु भगिनि, संज्ञासूत्रे इत्युक्ते किं, सपोज़् सम्बडि आस्क् you, what is sangya sutram, what will you say? Sangya sutra itukte namakaranam, sangya itukte namakaranam, noun, English madhe noun iti vadati kalu, tadeva sangya, idani sangya vishaye nasti, sangya sutram kim, sangya sutram kim asti, sutram, sutrani shadvidani, sutra are six types of sutras are there, first type, we are reading the sutrani, पाणिनीयसूत्राणि कति विधानि, षड्विधानि, प्रथमकः अस्ति संज्ञासूत्रं, संज्ञाविषये नामकरणं क्रियते. येन इत्युक्ते, येन इत्युक्ते येन सूत्रेण सह, सत्यं सत्यं, येन सूत्रेण नामकरणं क्रियते तदेव अस्ति संज्ञासूत्रं. येन सूत्रेण नामकरणं क्रियते, कस्यचित् वर्णस्य, कस्यचित् शब्दसमूहस्य, कस्यचित् विशिष्टपदस्य येन नामकरणं भवति तेन सूत्र, येन इत्युक्ते येन सूत्रेण कस्यचित् वर्णस्य, येन सूत्रेण कस्यचित् विशिष्टपदस्य नामकरणं क्रियते तत् सूत्रमस्ति संज्ञासूत्रं. यथा सूप्तिङन्तं पदम्, अत्र कस्य नामकरणं, सुबन्तस्य तिङन्तस्य न पदम् इति पदस्य, पदम् इति यः, सो वयं किं वदामः, पदम् इति एकं पारिभाषिकशब्दः व्याकरणशास्त्रे, टेक्निकल् वर्ड्, एव्रिथिङ्ग् इस् नाट् काल्ड् पदम्. यथा वयं तत्र एतत् पदम्, एतत् पदं वयं वदामः, एतत् शब्दं, सो परन्तु अत्र व्याकरणशास्त्रे पदम् इत्युक्ते, वेन् वी से पदं वी हेव् टु थिङ्क् ट्वैस्. When we say dhatu or we say pratipadikam, that is not a padam. बिकास् महर्षि हेस् गिवन् ए विशिष्ट अर्थः फार् पदम्. पदम् इत्युक्ते किं, टेक्निकल् वर्ड् इति पदस्य यः व्याकरणशास्त्री तत्र यः व्याख्या अर्थम् अस्ति तत् विशिष्टम् अस्ति. तत् किं पदम् इत्युक्ते किं, सूप्तिङन्तं पदम् इति अस्य अर्थः. सो प्रथम अध्याये चतुर्थपादे पाणिनिना दत्तं चतुर्दशसूत्रम् अस्ति. प्रथम अध्याये बहूनि संज्ञासूत्राणि पाणिनिना दत्तं. प्रायशः यः ग्रन्थस्य प्रथम अध्यायः अस्ति तत्र वयं जानीमः चत्वारि पादानि तत्र सन्ति. प्रथम प्रत्येकस्य अध्याये चत्वारि पादानि एव सन्ति. सो अस्मिन् अध्याये अष्टाध्यायी इति ग्रन्थे यः प्रथम अध्यायः अस्ति तत्र कीदृशानि सूत्राणि, संज्ञासूत्राणि अपि च परिभाषासूत्राणि तत्र पाणिनिना स्थापिताः. तत्र केवलं तत्र बहुषु संज्ञासूत्राणि तत्र सन्ति, अपि च बहुषु परिभाषासूत्राणि तत्र सन्ति. परिभाषा इत्युक्ते किं, वयम् अग्रे पश्यामः. परन्तु संज्ञासूत्रं, कोऽपि अन्यत् संज्ञासूत्रं जानाति वा भगिनि? यः ग्रन्थस्य प्रथम श्लोकं किम् अस्ति, प्रथम यः सूत्रं किम् अस्ति जानाति वा? यः अष्टाध्यायी इति ग्रन्थस्य आम् वृद्धिराधेच् इति यः प्रथमसूत्रम् अस्ति ग्रन्थस्य प्रथमसूत्रम्, अष्टाध्यायी इति ग्रन्थस्य प्रथमसूत्रम् अस्ति वृद्धिराधेच्. तेन किं भवति, वृद्धिः इत्युक्ते किं, वृद्धिः अपि एकं पारिभाषिकशब्दः. वी नो वृद्धि लौकिक अर्थः भिन्नम् अस्ति, परन्तु व्याकरणे वृद्धिः इति पदस्य भिन्नः अर्थः. वृद्धिः इति शब्द तत् यः शब्दम् अस्ति वृद्धिः इति शब्दं, तस्य भिन्नः अर्थः. सो तत्र वृद्धिराधेच् इति यः कथनेन तत्र आत् अपि च एच् तत्र वर्णानां तत्र नामकरणं क्रियते पाणिनिना. सो वृद्धि तत्र वृद्धिः इत्युक्ते किम् इति तत्र प्रथमसूत्रे दत्तम्. व्याकरणे वृद्धिशब्दस्य वृद्धिपारिभाषिकपदस्य कः कः अर्थः इति तत्र प्रथमसूत्रे दत्तं. सो तथैव संहिता इत्युक्ते किं, मया उक्तं संहिता इत्युक्ते किं, तस्य कृते किं सूत्रमस्ति, परः सन्निकर्षसंहिता. परः सन्निकर्षसंहिता तत्र संहिता, यथा अत्र पदम् इति पदस्य तत्र डेफिनिशन् दत्तं सुप्तिङन्तं पदं, तथैव संहिता इत्युक्ते किं, परः सन्निकर्षसंहिता इत्यपि एकं संज्ञासूत्रम् अस्ति. वृद्धिराधेच् आद्गुणः न सम्यतां. सो अत्र सुप्तिङन्तं पदस्य विषये वदतु, सुप्तिङन्तं पदम् इत्युक्ते किम्? सुबन्तं सिगन्तम् एव पदं भवति इति. यस्य अन्ते अन्तं पदमस्ति संज्ञासूत्रमस्ति आत् एङ् गुणः. आम् सत्यं महोदय. आत् गुणः इत्युक्ते किम्, आत् अपि च एङ् इति गुणः, आत् अपि च एङ् इति गुणः. एते त्रयः वर्णः एव गुणितवर्णः, तेषां नामकरणम् एव गुणः इति भवति. सो सुप्तिङ् अन्तं, यस्य अन्ते सुप् विधीयते, यस्य अन्ते तिङ् विधीयते, तस्य एव पदम् इति उच्यते व्याकरणे. इदानीं सुप् इत्युक्ते किं वदतु. सुप् इत्युक्ते प्रत्ययः नामपदस्य कृते प्रातिपदिक नाम प्रत्ययस्य योजनेन एव सुबन्तः भवति. सुप् इत्युक्ते, सुप् इत्युक्ते एकनिमिषः महोदय, कः वदति? सर्वाणि मतुजकि तत्र प्रातिपदि नै प्रत्ययाः सन्ति योजनेन एव सुबन्तः भवति इति उक्तम्. आं वदतु भगिनि. यस्य वर्णस्य अन्त्ये सुप् अस्ति अथवा तिङ् अस्ति ते एव पदम् इति संज्ञासूत्रेण ज्ञायते. आम् सत्यम्. परन्तु मम प्रश्नः कः, मम प्रश्नः अस्ति सुप् इत्युक्ते किं, सुप् सुप् इत्युक्ते किम्? सुप् इत्युक्ते नामपदम्. आम् सत्यम्. आम् सत्यम् सत्यम् पूर्णिमा भगिनी, सूप् इत्युक्ते प्रत्ययः. आमाम् तावदेव तावदेव. सूप् इत्युक्ते एकविंशति प्रत्ययानां समूहः अस्ति. सु आरभ्य प पर्यन्तं सूप् इत्युक्ते एकं प्रत्याहारः अस्ति. स तदपि प्रत्याहारः, सूप् इति एकं प्रत्याहारः अस्ति. तस्मिन् प्रत्याहारे तत्र एकविंशति प्रत्ययाः सन्ति. सु औजस् अम् ओट्षष्टाभ्यां बिस् इति एकविंशति सुप् प्रत्ययः. सो एते एकविंशति सुप् प्रत्ययः, यस्य अन्ते विधीयते तदपि पदम् इति उच्यते व्याकरणे. तथैव तिङ् इत्युक्ते किम्? अष्टादश प्रत्ययाः भवति तिङ् प्रत्ययाः, तद् न क्रियापदः भवति, क्रियापदं भवति. आम् सो तिङ् इत्युक्ते अष्टादश तिङ् प्रत्ययानां समूह. अष्टादश तिङ् प्रत्ययः, तिङ् प्रत्यये तिङ् प्रत्याहारे कति प्रत्ययाः? अष्टादश प्रत्ययाः, टि आरभ्य न पर्यन्तं. सो तिङ् इति एकम् अब्रिवेशन् अस्ति, टि आरभ्य न पर्यन्तं. सो तिप्तश्चि सिप्तस्थ मिप् वस्मस् एते नव परस्मैपदी प्रत्ययाः. अनन्तरं त आतां ज था साथान्दम् इड्वहि महिङ् न अन्ते न अस्ति. एते अष्टादश तिङ् प्रत्ययः, यस्य अन्ते विधीयते अन्तम् अत्र अस्ति सुप् तिङ् अन्तं पदम्. यस्य अन्ते सुप् इति एकविंशति प्रत्ययः विधीयते, यस्य अन्ते तिङ् इति अष्टादश प्रत्ययाः विधीयन्ते तेषां नामकरणम् एव पदं भवति इति अस्मिन् सूत्रे तत्र पदस्य इति नामकरणं भवति. सो परन्तु केवलं तिङ् इति अष्टादश प्रत्ययः विभक्तिप्रत्ययः न, तत्र सुप् अपि विभक्तिप्रत्ययः, तिङ् अपि विभक्तिप्रत्ययः. सो तत्र एकं सूत्रमस्ति विभक्तिश्च इति सूत्रेण, तेन तस्मिन् सूत्रे सुप् इति पदस्य तत्र अनुवृत्तिः, तिङ् इति पदस्य अनुवृत्तिः. तस् कुत्र विभक्तिश्च इति सूत्रमस्ति, केवलमस्ति विभक्तिश्च. सो विभक्ति इत्युक्ते किं? तत्र तदपि संज्ञासूत्रं विभक्तिश्च. सो विभक्ति इत्युक्ते यः पारिभाषिकशब्दः, टेक्निकल् वर्ड् अस्ति व्याकरणे. विभक्ति तत्र किं? सुप् अपि च तिङ्. 21 प्लस् 18 प्रत्ययाः आर् डिफैन्ड् एस् विभक्तिप्रत्ययाः इति, बिकास् तत्र तस्मिन् सूत्रे विभक्तिश्च सूत्रे सुप् प्रत्ययस्य अनुवृत्तिः अपि च तिङ् तिङ् पदस्य अनुवृत्तिः. सुप् प्रत्यय पदस्य अनुवृत्तिः, तिङ् पदस्य अनुवृत्तिः. सो न केवलं सुप् इति विभक्ति अस्ति, तिङ् अपि विभक्ति, ते तस्य नामकरणमपि विभक्ति भवति. सो संज्ञा यः प्रथमविधम् अस्ति सूत्र सूत्राणां, सः अस्ति संज्ञासूत्रं. संज्ञासूत्रेण किं भवति? तेन सूत्रेण कस्यचित् पदस्य अथवा कस्यचित् वर्णस्य नामकरणं क्रियते. तेन सूत्रेण पाणिनिना नामकरणं कृतं तेन सूत्रेण, केवलं नामकरणं भवति. अत्र कस्य नामकरणं? पदम् इत्युक्ते किं? संहिता इत्युक्ते किं? वृद्धि इत्युक्ते किं? गुणः इत्युक्ते किं? तथैव अस्ति बहूनि तत्र अङ्गम् इत्युक्ते किं? ह्रस्वः इत्युक्ते किं? दीर्घः इत्युक्ते किं? सो प्रथम अध्याये बहूनि संज्ञासूत्राणि सन्ति. संज्ञासूत्रेण किं भवति? कस्यचित् पदस्य अथवा कस्यचित् वर्णस्य नामकरणं भवति तेन सूत्रेण, संज्ञासूत्रेण. यथा उपदेशे अजनुनासिक इत्, तत्र इत् यः पारिभाषिकशब्दः अस्ति, इत् इत्युक्ते एकं तत्र नामकरणं भवति. कस्य इत्? अनुनासिक अचस्य इति नामकरणं तेन सूत्रं तेन सूत्रेण भवति. तत् सूत्रमपि संज्ञासूत्रं. तेन सूत्रेण अनुनासिक अचस्य इति नामकरणं भवति. सो तत्र तस्मिन् सूत्रे इत् कस्य इत् उपदेशे अनुनासिक यः अच् अस्ति, केवलं स्वरः अनुनासिक अस्ति चेत् तस्यैव इत् भवति. तथैव हलन्त्यम् इति सूत्रेण किं भवति? तदपि संज्ञासूत्रं. हलन्तं सूत्रमपि संज्ञासूत्रं. शब्दसमूहस्य अन्ते यः हल, यदि कोऽपि हल् वर्णः अस्ति तस्यापि इति नामकरणं भवति. सो कस्य कस्य इत्? एकमस्ति अनुनासिकचस्य इत्, द्वितीयमस्ति अन्तिम उपदेश अवस्थायाम् अन्तिम हलस्यापि इति नामकरणं भवति. अनन्तरं लशकृतादिते इति तत्रापि ल लकारस्य शकारस्य अपि च कु इति वर्णानाम् इत् कदा करणीयम् इति तत्र दत्तं. सो ते सर्वाणि इत् संज्ञाप्रकरणं तत्र तस्य प्रकरणस्य नामं किम् अस्ति? इत् संज्ञाप्रकरणं. सो तस्मिन् प्रकरणे किं भवति? इत् इति संज्ञा भवति, नामकरणं भवति. कस्य कस्य इत् इति नामकरणं करणीयम् इति तत्र स्थापितं पाणिनिना. सो संज्ञासूत्रेण तत्र किं भवति? कस्यचित् शब्दसमूहस्य कस्यचित् शब्दस्य अथवा वर्णस्य तत्र नामकरणं क्रियते पाणिनिना. अस्तु, इदानीं परिभाषासूत्रं कः वक्तुमिच्छति? धन्यवादः भगिनी. धन्यवादः. गिरिजा भगिनी अस्ति वा? धन्यवादः. धन्यवादः. मालती भगिनी, नो चेत् मालती भगिनी अस्ति वा? भगिनी वदति वा? आमां, पठतु अत्र परिभाषासूत्रं. परिभाषासूत्रं यत्र नियमः नास्ति एतादृशं सूत्रम् आगत्य नियमयति सानीन्तरतमः. इत्युक्ते नियम नास्ति ये सूत्रम् आगतः. आम्, इत्युक्ते किञ्चित् अत्र संथिङ्ग् विशिष्ट अस्ति अत्र. परिभाषासूत्रम् इत्युक्ते किं? सो परिभाषासूत्रम् इत्युक्ते किं वदामः चेत्, वयं दृष्टवन्तः इको यन् अचि एकं सूत्रम् अस्ति. तत्र इक् स्थाने यन् आदेशः भवति. कदा? यदा इक् परे कोऽपि अच् वर्णः आयाति चेदेव. अपि च यत्र इक् अपि च अच् वर्णयोः मध्ये संहिता अस्ति तत्र किम् आदेशः भवति? यन् इति आदेशः. यन् इति एकं प्रत्याहारः अस्ति. यन् इति प्रत्याहारे य व र ल एते चत्वारि वर्णाः तत्र सन्ति यन् इति प्रत्याहारे. सो सूत्रं वदति इक् स्थाने यन् आदेशः करणीयं. स्मितिसूत्रम् अस्ति. किमर्थं चेत् तत्र आदेशरूपिः कार्यं भवति. सो अस्माकं मनसि प्रश्नः आयाति, इक् स्थाने तु यन् करणीयं, परन्तु ई स्थाने सर्वदा य एव आयाति, उ स्थाने सर्वदा व आयाति, कथं तथं तत्र जानीमः? सो तत्र नियमः नास्ति. तस्मिन् सूत्रे न दत्तम् ई स्थाने य करणीयम्, उ स्थाने व करणीयं, रु स्थाने तत्र र करणीयम्, तत्र न दत्तं. किमपि न तत्र स्पष्टता भवति. सो यत्र नियमः नास्ति इको यनचि सूत्रे नियमः तत्र विधिसु यत्र यत्र विधिसूत्रे नियमः नास्ति, कोऽपि रूल् नास्ति, कस्य स्थाने किम् आदेशः, तत्र यन् इति प्रत्याहारे चत्वारि वर्णः. सो कथं जानीमः ई स्थाने केवलं य, उ स्थाने केवलं व, ऋकारस्य स्थाने केवलं र, अपि च लू इति स्वरस्य स्थाने केवलं लकारः आनीयं, कथं जानीमः? सो यत्र नियमः नास्ति तत्र नियमः नास्ति. कुत्र? इको यनचि इति सूत्रे नियमः नास्ति. सो तत्र एकत् भिन्नसूत्रस्य आवश्यकता. कथं जानीमः ई स्थाने य एव करणीयम्? I cannot decide from my side because I have no adhikar. Tatra, so yatra yatra sutre, vidhi sutre, niyamah nasti, tatra brahmah jayate. Tatra kim bhavati, tatra parivasha sutram agatya sahayata karoti. So we should know all the parivasha sutras. So iko yanachi iti sutre, तत्र कस्य सूत्रस्य कस्य परिभाषासूत्रस्य आवश्यकता स्थाने अन्तरतमः बिकास् वेन् ऐ विल् डू यद्यपि इति पदस्य वेन् ऐ डू द यद्यपि इति पदस्य निर्माणं यदि योग अपि अस्ति सो यदि योग अपि कुर्मः चेत् ऐ केनाट् ओन्ली रैट् इको यनचि इति सूत्रेण तत्र ई स्थाने य आदेशः भवति बिकास् इको यनचि सूत्रं न वदति ई स्थाने य इति आदेशः सूत्रं वदति इक् स्थाने यन् आदेशः न तु ई स्थाने य आदेशः सो तत्र नियमः नास्ति तत्र केवलं पाणिनिना दत्तम् इक् प्रत्याहारस्य स्थाने परे कोऽपि अच् वर्णः आयाति चेत् वाट् यु हेव् टु डू इस् देट् यु हेव् टु रिप्लेस् दिस् इक् प्रत्याहार विद् यन् प्रत्याहार हि हेज़् नाट् गिवन् देट् ई स्थाने य उ स्थाने व ही हेज़् नाट् नथिङ्ग् रिटन् ओवर् देयर् इन् देट् पर्टिक्युलर् सूत्र वी ओन्ली हेव् टु मेक् देट् कन्क्लूजन् बिकास् ही हेज़् गिवन् स्थाने अन्तर्तमः इति सूत्रस्य तत्र किं प्रयोजनं स्थाने अन्तर्तमः इति परिभाषासूत्रं सो यत्र यत्र विधिसूत्रे नियमः नास्ति तत्र भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य तत्र सहायता करोति नियमयति नियम करोति किं सूत्रं परिभाषासूत्रं सो स्थाने अन्तरतमः इति सूत्रस्य व्याख्या पश्यामः चेत् एतत् सूत्रं किं वदति जानाति वा भगिनि स्थाने अन्तरतमः इति सूत्रस्य अस्तु चिन्ता मास्तु उच्चारण आम् तत् सम्यक् सो स्थाने अन्तर्तमः इति यः सूत्रम् अस्ति तत् सूत्रं किं वदति स्थाने इति पदमस्ति स्थाने सप्तमी अन्तं पदः यस्य स्थाने आदेशः यस्य स्थाने तत्र इकः स्थाने आदेशः भवति इकः इको यन् अचि इति तत्र स्थानिपदं किम् इकः अस्ति स्थानिपदं यस्य स्थाने आदेशः इत्युक्ते ई इकारस्य स्थाने आदेशः तस्य अन्तर्तमः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते इति परिभाषासूत्रं वदति स्थाने अन्तर्तमः यस्य स्थाने आदेशः करणीयं तस्य तुल्यतमवर्णः इत्युक्ते तस्य तुल्यतम इत्युक्ते यस्य उच्चारणस्थानं समानम् अस्ति आभ्यन्तरप्रयत्नं समानम् अस्ति तत्र सः वर्णः एव तस्य स्थाने आगन्तुं शक्यते सो यन् पश्यामः चेत् य व र ल पश्यामः चेत् तत्र एतेषु चतुर्षु एकम् एव वर्णः अस्ति यकारः यः तालुवर्णः यस्य उच्चारणस्थानं समानम् अस्ति इकारस्य सः सो इकारः अपि तालुवर्णः उच्चारणस्थानम् इकारस्य तालु अस्ति य व र ल एते चतुर्षु केवलं यकारः एव तालुवर्णः सो स्थाने अन्तर्तमः इति सूत्रम् आगत्य सहायता करोति अत्र यस्य स्थाने आदेशः तस्य तुल्यतमः तस्य अन्तर्तमः वर्णः एव आगन्तुं शक्यते व र ल न आगन्तुं शक्यते तेषाम् उच्चारणं स्थानम् इकारस्य समानं नास्ति सो वयं जानीमः तत्र सिद्धान्तकौमुदी मध्ये तत्र ग्रन्थकारं किं दत्तम् ईचु यशानां तालु ईचु य श नां तालु ई चु इत्युक्ते च छ ज जन्य य यकारः अपि च तालुषकारः 5+2 7 and E, ikarah, 8. Ichu yashanam taluhu iti yaha asti, tena kim bhavati, ete sham varnanam, ucharnam sthanam, talavya, ete sarve varnaha, talavya varnaha. सो यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आगन्तुं शक्यते. सो इको यनचि इति सूत्रे नियमः नास्ति, स्पष्टता अस्ति. इक परे अचि अस्ति चेत् यन आदेशः करणीयं, परन्तु कथं जानीमः ई स्थाने य एव, उ स्थाने व एव, तत्र एतत् सूत्रस्य आवश्यकम्. सो वी हेव् टु वेन् वी रैट् द स्टेप्स् यदि योग अपि प्रथमे तु इको यनचि वी विल् रैट् देट् इको यनचि इति सूत्रेण तत्र किं भवति, ई स्थाने तत्र य आदेशः भवति, बट् एट् द सेम् टैम् वी हेव् टु रैट् स्थाने अन्तर्तमः अपि. किमर्थं चेत् कथं जानी तत्र ई स्थाने य एव आयाति स्थाने अन्तर्तमः इति सूत्रेण, बिकास् सूत्रम् एव प्रमाणम् अस्ति व्याकरणे. सूत्रेण एव तत्र इट् इस् नाट् मै विश् देट् ई स्थाने य आदेशः करणीयः, बिकास् दिस् परिभाषा सूत्रम् आगत्य सहायता करोति ई स्थाने य इति करणीयं. सो परिभाषासूत्रम् इत्युक्ते किं, यत्र नियमः नास्ति तत्र परिभाषासूत्रम् आगत्य सहायता करोति, नियमयति किं करणीयम् अत्र. सो तत्र बहूनि परिभाषासूत्राणि तत्र दत्तं. वि शुड् रीड् द बुक् आल्सो. डु यु हेव् दट् माताजी अष्टाध्यायी सूत्रपाठः, बिकास् तत्र परिभाषासूत्राणि तत्र दत्तं सपरेट्लि. तत्र तथैव अस्ति इको गुणवृद्धिः एकमस्ति परिभाषासूत्रम्, आद्यन्तौ टकितौ वयं दृष्टवन्तः यः आगमः अस्ति यदि सः टित् अस्ति अथवा कित् अस्ति सः कुत्र करणीयम् इति परिभाषासूत्रेण एव तत्र दत्तम्. आद्यन्तौ टकितौ यः टित् अस्ति सः आदौ करणीयं, तत् आगमः आदौ आयाति. यः कित् अस्ति सः अन्ते आयाति. सो आद्यन्तौ टकितौ इति परिभाषासूत्रम्. मिद् अचो अन्त्यात् परः, यः मित् अस्ति यस्मिन् मकारः इत् सः कुत्र आयाति, अन्तिम अच् परे आयाति. मिद् अचो अन्त्यात् परः इति परिभाषासूत्रम्. सो यत्र यत्र सूत्रे नियमः नास्ति तत्र किं भवति, परिभाषासूत्रम् आगत्य सहायता करोति, नियमयति, नियम करोति. सो परिभाषासूत्रं वी केन् से इट् इस् अ हेल्पिङ्ग् सूत्रः. यत्र यत्र विधिसूत्रे भ्रमः जायते, कार्यस्य कृतेः भ्रमः जायते, तत्र परिभाषासूत्रम् आगत्य सहायता करोति. यथा षष्ठीस्थाने योगः, तस्मात् तस्मादिति उत्तरस्य, तस्मिन् इति निर्दिष्टे पूर्वस्य. सो एते अपि परिभाषासूत्राणि. सो स्थाने अन्तर्तमः यः अस्ति, ये षष्ठीस्थाने योगः, कथं जानीमः षष्ठी इति स्थानी भवति. वी रेड् देट् षष्ठी सूत्रे षष्ठ्यान्तं पदः अस्ति चेत् तत् किं भवति, स्थानी भवति, तस्य स्थाने कार्यं करणीयम्. इट् इस् बिकास् देर् इस् अ परिभाषासूत्रं गिवन् बै पाणिनि महर्षि. ही सेज् देट् षष्ठीस्थाने योगः, यत्र षष्ठ्यान्तं पदः सूत्रे अस्ति तत्र किं भवति, यदि तत्र लौकिक अर्थं न दृश्यते, सः लौकिक तत्र सम्बन्धः न दृश्यते, तत्र सः षष्ठ्यान्तं पदः स्थानी भवति. सूत्रं किमस्ति, षष्ठी स्थाने योगः. सो तदपि परिभाषासूत्रं. वाट् एवर् वी हेव् रेड् हियर् अत्र षष्ठी विभक्ति, प्रथमा विभक्ति, सप्तमी विभक्ति, पूर्वकार्यं यः अस्ति. सो तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रमस्ति. तस्मिन् इति निर्दिष्टे पूर्वस्य, तस्मिन् इति कथनेन तत्र सप्तमी अन्तं पदः, तस्मिन् इति निर्दिष्टे पूर्वस्य. सो तस्मिन् इति यः सप्तमी अन्तं पदः अस्ति, सूत्रे सप्तमी विभक्त्यान्तं पदः अस्ति, सः किं निर्देशं करोति, पूर्वे, तस्य पूर्वे एव कार्यं करणीयं. तथैव अस्ति तस्मादिति उत्तरस्य. सो तस्मात् इति कथनेन आत् पञ्चमी विभक्त्यान्तं पदः, रामात् तस्मात् इति उत्तरस्य, सो तस्य उत्तरस्य इत्युक्ते तस्मात् इति कथनेन पञ्चमी विभक्त्यान्तं पदः, पञ्चमी विभक्त्यान्तं पदस्य उत्तर, उत्तरे एव कार्यं करणीयं, परकार्यम् एव करणीयं, तस्मादिति उत्तरस्य इति तत्र परिभाषासूत्रमस्ति. सो यत्किमपि कार्यं व्याकरणे भवति तस्य कृते सूत्रम् एव प्रमाणम्. सो परिभाषासूत्रम् इत्युक्ते किं, यत्र नियमः नास्ति तत्र परिभाषासूत्रम् आगत्य सहायता करोति, नियम करोति इति परिभाषासूत्रम्. एकनिमिषः, कुत्र अस्ति? इस् इट् क्लियर्? परिभाषासूत्रम् यत्र यत्र विधिसूत्रे नियमः नास्ति और यत्र यत्र भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति. न केवलं विधिसूत्रे यत्र नियमः नास्ति, परन्तु एकं सूत्रमस्ति विप्रतिषेधे परं कार्यं, तदपि परिभाषासूत्रं. सो विप्रतिषेधे परं कार्यम् इति सूत्रं किं वदति? यत्र द्वयोः सूत्रयोः समानबलः अस्ति, बलाबलचिन्तने यत्र सपोज् तस्य यत्र एकस्मिन् स्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति, तत्र तेषां द्वयोः सूत्रयोः मध्ये समानबलम् अस्ति, बलाबलचिन्तने एतत् सर्वम् आयाति. परन्तु परिभाषासूत्रम् इत्युक्ते किं, तत्र सो तत्र ब्रह्मः जायते, कथं कार्यं करणीयं, केन सूत्रेण प्रथमे कार्यं करणीयं, बिकास् टु सूत्रास् कम् एट् वन् प्लेस् ओन्लि, युगपत् आयाति. एकस्मिन् समये एकस्मिन् काले द्वयोः सूत्रयोः प्रसक्तिः भवति चेत् केन सूत्रेण कार्यं करणीयं, वी केन् नाट् डिसैड् देट्. सो महर्षि सेस् द्विप्रतिषेधे परं कार्यं, यत्र सूत्रयोः मध्ये समानबलम् अस्ति तत्र परसूत्रेण एव कार्यं करणीयं. परसूत्रम् इत्युक्ते किम्, अनन्तरं यत् सूत्रमस्ति इत्युक्ते तत्र देट् इस् वै क्रमः इस् आवश्यकं. प्रथम अध्याये प्रथमसूत्रे तत्र पञ्चारिंशतं सूत्रं, षष्ठम् अध्याये प्रथमपादे, सो दिस् इस् परसूत्रं. स्थाने अन्तरतमः इस् पूर्वसूत्रं. सङ्ख्या पश्यामः चेदेव ज्ञातुं शक्यते कः सूत्रं परसूत्रं, कः सूत्रं पूर्वसूत्रं. सो विप्रतिषेधे परं कार्यम् इति एकं परिभाषासूत्रं वद अस्ति. सो परिभाषासूत्रम् आगत्य सहायता करोति विप्रतिषेधे. यत्र प्रतिषेधः, यत्र समानबलः अस्ति सूत्रयोः मध्ये, तत्र परसूत्रेण एव कार्यं करणीयम्. इत्युक्ते यः अनन्तरं सूत्रम् अस्ति, यस्य सङ्ख्या अनन्तरम् अस्ति, तेन सूत्रेण एव कार्यं करणीयम्. सो यत्र यत्र भ्रमः जायते ग्रन्थे कार्यस्य कृते, तत्र परिभाषासूत्रम् आगत्य सहायता करोति इति परिभाषासूत्रम्. संज्ञासूत्रेण नामकरणं भवति, कस्यचित् वर्णस्य अथवा कस्यचित् विशिष्टशब्दस्य नामकरणं संज्ञासूत्रेण भवति. डेफिनिशन्, संज्ञासूत्रं गिव्स् द डेफिनिशन् आफ् ए विशिष्टपदः और् विशिष्टवर्णः. यथा वयं जानीमः अकारः यः अस्ति, ह्रस्वाकारः, सः गुणित अक्षरः. कथं जानीमः अकारः, एकारः, अपि च ओकारः, एते त्रयः वर्णः गुणित अक्षरः, आद्गुणः, अत् एङ्गुणः, सोरि, अत् एङ्गुणः. अत् इति कथनेन केवलं ह्रस्वाकारस्य ग्रहणम्, एङ् इति प्रत्याहारे एकारः ओकारः, एङ् अत् एङ्गुणः. सो एङ् इति प्रत्याहारे द्वौ वर्णः एव आयाति, एकारः ओकारः. अ इ उन् रीलुक् ए ओङ्, सो ए ओङ् इति प्रत्याहारे एकारः अपि च ओकारः, एते द्वौ वर्णः एङ् प्रत्याहारे आयाति. अत् इति कथनेन अकारः, अत् एङ् गुणः. सो गुणः इत्युक्ते किम्, अकारः, एकारः, ओकारः, एते त्रयः वर्णः एव व्याकरणे तेषां नामकरणं किं भवति, गुणित अक्षरः, ते अक्षराणि. सो गुणितवर्णः के के व्याकरणे, अत् एङ् गुणः इति सूत्रेण एव ज्ञातुं शक्यते. सो गुणः, गुण इति यः पदम् अस्ति तस्य अर्थः कः, अकारः, एक, एते त्रयाणां वर्णानां गुण इति यः तत्र किं भवति, नामकरणं भवति, संज्ञा भवति. सो तत् संज्ञासूत्र परिभाषासूत्रं किं करोति यत्र ब्रह्मः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति इण्डिपेण्डेण्ट्लि परिभाषासूत्रं कार्यं न करोति यत्र यत्र ब्रह्मः जायते तत्र एव परिभाषासूत्रम् आगत्य सहायता करोति डू लैक् दिस् तत्र एकं सूत्रमस्ति सार्वधातुक अर्धधातुकयोः तेन सूत्रेण गुणकार्यं भवति परन्तु तत्र कस्य स्थाने गुणकार्यं करणीयम् इति किमपि न लिखितं सूत्रे तु तत्र नियमः नास्ति कस्य स्थाने गुणकरणीयं गुण इत्युक्ते अ ए ओ करणीयम् एते त्रयः वर्णः कस्य स्थाने करणीयं तत्र एकं सूत्रमस्ति इको गुणवृद्धिः इकः स्थाने एव गुणकरणीयम् इति परिभाषासूत्रम् अस्ति इको गुणवृद्धिः सो इक् स्थाने एव गुणकार्यम् अपि च वृद्धिकार्यं करणीयं सो यत्र यत्र विधिसूत्रे गुणविधायकसूत्रे अपि च वृद्धिविधायकसूत्रे स्थाने न दत्तं तत्र इको गुणवृद्धि इति परिभाषासूत्रम् आगत्य नियम करोति कि इक् स्थाने एव गुणकरणीयम् इति परिभाषासूत्रस्य अर्थः सो इको गुणवृद्धिः इति परिभाषासूत्रं पश्यामः चेत् सूत्रम् इण्डिपेण्डेण्ट्लि किमपि न सूचयति इको गुणवृद्धिः केवलं वदति इक् स्थाने गुणः अपि च वृद्धिः कुत्र करणीयं न जानीमः सो विधिसूत्रे यत्र गुणविधायकसूत्रे अपि च विधिविधायकसूत्रे स्थाने न दत्तं तत्र इक् स्थाने एव गुणकरणीयम् इक् स्थाने एव वृद्धिः करणीयम् इति सूत्रं वदति परिभाषासूत्रेण किं भवति यत्र यत्र विधिसूत्रे नियमः नास्ति तत्र भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य अस्माकं सहायता करोति एतादृशः कार्यं करोति सो तत्र नाव् द क्वश्चन् कम्स् हौ विल् वि नो देट् दिस् स्थाने अन्तर्तम् विल् कम् ओवर् देयर् इट् विल् कम् फ्रोम् प्राक्टिस् ओन्ली सो वेन् वि रीड् आल् द परिभाषासूत्रास् वि नो देट् वेर् इस् द एप्लिकेशन् आफ् दिस् स्थाने अन्तर्तमः स्थाने अन्तर्तमः इति सूत्रं वदति यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते सो यत्र यत्र विधिसूत्रे स्पष्टतया दत्तम् अस्ति कः स्थाने कः आदेशः परन्तु यत्र भ्रमः जायते सपोज् कुत्रचित् लिखितम् अस्ति अकारस्य स्थाने इ इति आदेशः तत्र तु भ्रमः एव नास्ति न तत्र इ स्थाने इ अकारस्य स्थाने इ इति आदेशः सो यत्र यत्र भ्रमः नियमः नास्ति तत्र एव परिभाषासूत्रस्य आवश्यकता सर्वत्र परिभाषासूत्रस्य आवश्यकता न भवति यत्र नियमः नास्ति यत्र भ्रमः जायते तत्र एव परिभाषासूत्रम् आगत्य सहायता तस्य आवश्यकता अस्ति परिभाषासूत्रस्य अन्यथा तु आवश्यकता एव यत्र स्पष्टतया नियमः दत्तं तत्र तु परिभाषासूत्रस्य आवश्यकता एव नास्ति परन्तु तत्र वयं जानीमः तत्र अष्टाध्यायी इति ग्रन्थे बहुषु स्थलेषु तत्र भ्रमः जायते सो यत्र यत्र भ्रमः जायते वी नो देट् हियर् सम् परिभाषासूत्रं विल् कम् सो देन् वी विल् इट् विल् बि गिवन् ओवर् हियर् बट् वी हेव् टु रिमेम्बर् विच् परिभाषासूत्रं विल् हेल्प् अस् ओवर् हियर् स्पष्टं वा भगिनि परिभाषासूत्रे स्थानेन्तरतमः इति एकमात्र सूत्रमस्ति वा किं किं यदा यदा वयं न जानीमः कुत्र कः स्वरम् आगच्छति तदा एव परिभाषासूत्रम् उपयोगम् आगच्छति खलु स्थानेन्तरं तमः एव भविष्यति खलु कुत्रचित् अलवान्त्यस्य कुत्रचित् भिन्नभिन्नपरिभाषासूत्रम् आगत्य सहायता करोति न यत्र सि इको यनचि इति सूत्रे तत्र किम् अस्ति एकस्य वर्णस्य स्थाने तत्र चतुर्नां वर्णानाम् आदेशः सो तत्र भ्रमः जायते य वर् ल एतेषु चतुर्षु कः वर्णः ई स्थाने करणीयं सो तत्र एव तत् स्थाने अन्तर्तमः वयं जानीमः व्याकरणे एकं नियमः अस्ति तुल्यतमः वर्णः एव तत्र स्थाने आगन्तुं शक्यते तस्य कृते सूत्रं किं सूत्रे अन्यसूत्रमपि अस्ति वा केवलं स्थानेन्तरतमः सूत्र अस्ति तत्र बहूनि परिभाषासूत्राणि सन्ति न केवलम् एकम् एव परिभाषा तत्र बहूनि सूत्राणि सन्ति परिभाषासूत्राणि कुत्र कस्य परिभाषासूत्रस्य आवश्यकता इति पश्यामः वेन् वि रीड् द सूत्र सूत्रसहित तत्र व्याख्या पश्यामः चेत् वी विल् सी डिफ्रेण्ट् डिफ्रेण्ट् प्लेसस् डिफ्रेण्ट् डिफ्रेण्ट् परिभाषासूत्रम् आगत्य तत्र तेषां तत्र प्रयोगः भवति न केवलं सर्वत्र स्थाने अन्तर्तमः इति सूत्रं तु न आगत्य सहायता करोति न तत्र बहूनि परिभाषासूत्राणि प्रथम अध्याये एव पाणिनि न दत्तम् इन् विच् इट् इस् स्लैट्लि डिफिकल्ट् बट् वेन् वि रीड् द सूत्र अर्थः देट् टैम् वी विल् नो हियर् विच् परिभाषासूत्रं विल् हेल्प् अस् डोण्ट् गेट् कन्फ्यूस्ड् यथा तत्र वट् ऐ सेड् इस् देट् सार्वधातुक अर्धधातुकयोः तेन सूत्रेण गुणकार्यं भवति सो वी नो देट् अत्र स्थानि तस्मिन् सूत्रे स्थानि न दत्तं गुण् इति कार्यं तु करणीयम् आदेशः करणीयं परन्तु तत्र स्थानि पदं न दत्तं सो वी नो इको गुणवृद्धिः किं वदति यत्र गुणकार्यस्य विधिसूत्रे स्थानि न दत्तं वृद्धिकार्ये स्थानि न दत्तं तत्र इकः एव स्थानिपदं भवति तत्र तु स्थाने अन्तर्तमः इति परिभाषासूत्रस्य कोऽपि आवश्यकता एव नास्ति न भगिनी तत्र भिन्नपरिभाषासूत्रस्य आवश्यकता तत् किम् इको गुणवृद्धिः इति सूत्रस्य सुवर्णदीर्घसन्धेः परिभाषासूत्रस्य आवश्यकता नास्ति खलु न तत्र केवलम् अनुवृत्तिः पदानाम् अनुवृत्तिः आवश्यकम् अवगतम् अवगतम् सर्वत्र परिभाषासूत्रस्य आवश्यकता न भवति कुत्र यत्र यत्र भवति तत्र तत्र एव परिभाषासूत्रस्य प्रयोजनं करणीयं प्रयोगं करणीयम् सन्ति आम् देट् इस् वै वी हेव् टु रीड् द वी हेव् टु रिमेम्बर् दि सूत्र वन् बै वन् वाट् एवर् सूत्र वी आर् रीडिङ्ग् यु शुड् मेक् अ लिस्ट् अष्टाध्यायी सूत्रपाठः मम समीपे अस्ति परन्तु कथं पठनीयम् इति न जानामि देट् विल् कम् स्लोलि भगिनि देट् विल् कम् स्लोलि एकनिमिषः धन्यवादः वदतु भगिनि किं प्रश्नम् अस्ति वा वेरि बेसिक् भ्रमर इत्युक्ते किं यु आर् यूसिङ्ग् द वर्ड् भ्रमर रैट् भ्रमः भ्रमः यत्र भ्रमः जायते सम् डौट् कम्स् इन् अवर् मैण्ड् यत्र यत्र भ्रमः जायते इत्युक्ते सम् डौट् कम्स् इन् अवर् मैण्ड् तत्र एव परिभाषासूत्रम् आगत्य सहायता करोति यथा तत्र सार्वधातुक अर्धधातुकयोः तेन सूत्रेण गुणकार्यं करणीयं सो इट् सेस् देट् कस्यचित् शब्दसमूहस्य परे सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अयचि चेत् गुणकार्यं करणीयं सो कथं जानीमः कस्य स्थाने गुणकार्यं करणीयं गुणः इति वयम् इदानीं जानीमः अत् एङ् गुणः इत्युक्ते अकारः एकारः ओकारः गुणः इति कथनेन एते त्रयः वर्णः एव आदेशः परन्तु स्थानिपदं न दत्तं कस्य स्थाने गुणः ए ओ करणीयम् सो तत्र इको गुणवृद्धिः इति सूत्रस्य यत्र तत्र गुणः इति पदं दत्तम् इको गुणवृद्धिः सो गुण यत्र यत्र गुणकार्यं भवति यदि तत्र स्थानि न दत्तं तत्र इकः इति गुण षष्ठ्यान्तं पदः गुण स्थानि भवति इति सूत्रस्य अर्थः कोऽपि अन्यप्रश्नः अस्ति वा अस्ति तत्र स्थानिनन्तरम् एक कार्यं करोति अन्यथा यथा संख्यां देशसमानं कार्यं करोति न तत्र स्थाने अन्तर्तमः महोदय अच्छा तु स्थानिनन्तरम् एको नै एचो यावा यावत् सूत्रे कार्यं करोति तत्र यथा संख्यम् अनुदेशः किमर्थं चेत् तत्र दत्तं तत्र प्रत्याहारः न दत्तं तत्र किम् एचोय वायावः इति सूत्रे किं दत्तम्? एच् अय अव अय अव आव आय आव सो क्रमेण पद आय आव आम् सो यत्र क्रमेण तत्र दत्तं तत्र एव तत्र भिन्नपरिभाषा यथा संख्याम् अनुदेशः इति सूत्रम् आगतम् येन सूत्रे एव तत्र तत्र क्रमेण दत्तं न एचोय वायावः सो तत्र भिन्नसूत्रम् आगत्य तत्र स्थाने अन्तरतमः सूत्रस्य आवश्यकं नास्ति खलु तत्र अस्ति भिन्नपरिभाषासूत्रस्य यथासङ्ख्यम् अनुदेशः समानाम् इति सूत्रम् अस्ति परिभाषासूत्रं तत्र यथासङ्ख्या इत्युक्ते स्थाने यत् येषां क्रमेण सङ्ख्या दत्तं सूत्रे तत्र तेन क्रमेण एव आदेशः करणीयम् अय इत्युक्ते तत्र एकारस्य स्थाने अय आदेशः ओकारस्य स्थाने अव आदेशः ऐकारस्य स्थाने आय आदेशः किमर्थं चेत् एच् एच् प्रत्याहारे वयं जानीमः तत्र प्रत्याहारे क्रमेण एव करणीयम् ए ओ ऐ औ येन क्रमेण प्रत्याहारे वर्णाः दत्तं तेन क्रमेण एव आदेशः अय्य अव आय आव इति आदेशः करणीयः सो तत्र स्थाने अन्तरतमः इत्युक्ते तुल्यतमः वर्णः नास्ति न तत्र वर्णानां समूहः अस्ति ऐ इति वर्णसमूह अव् इति वर्णसमूह आय् इति वर्णसमूह सो तत्र स्थाने अन्तरतमः तु कार्यं न कर्तुं शक्यते तत्र भिन्नसूत्रं यथा सङ्ख्यम् अनुदेशः समानाम् इति सूत्रं परिभाषासूत्रं तत्र सहायता करोति अस्तु इदानीं पूर्वं मत प्रश्नं मम आसीत् तत्र मध्ये कि प्रश्नः आसीत् किमपि कि अधिकारसूत्रम् अस्ति जैसे 1, 2, 3, 4, 5, 6, 7 अप् टु मत 100 मत सूत्रेण कार्यं करोति अस्तु तत्र मध्ये अस्ति तत्र मध्ये कि 1 to 100 पर्यन्तं कार्यं करोति अधिकारसूत्रम् एक अधिकारसूत्रम् अस्ति तत्र प्रथम तु शतं तत् पर्यन्तं कार्यं करोति मम प्रश्नः अस्ति किमत्र कि 1 to 100 अस्ति तत्र मध्ये 50 अस्ति तत्र अपि मत्लब् कार्यं मत् ओवर्लेपिङ्ग् कर्तुं शक्नोति अन्यथा न करोति मत् सर्वाणि मत् कर्मस्य कार्यं करोति एकम् अपि कार्यं करोति द्वि अपि कार्यं करोति त्रि अपि कार्यं करोति चतुरपि कार्यं करोति अप् टु सप्तं पर्यन्तं कार्यं करोति मत् कुत्र मत् ओवर्लेपिङ्ग् अस्ति जस्ट् षष्टि कार्यं न करोति सप्ते मध्ये सूत्रमस्ति तत्र कार्यं न करोति अन्यत्र कार्यं न न तथा नास्ति महोदय शृणोतु महोदय तत्र अधिकार वट् एवर् ऐ हेव् गाट् फ्रम् युवर् क्वश्चन् इस् देट् अधिकारसूत्रस् वी से देट् अधिकारसूत्रस्य अधिकारः एतत् सूत्र आरभ्य 100 सूत्रं पर्यन्तं भवति सो प्रत्येकस्मिन् सूत्रे प्रत्येकस्तस्मिन् ये तत्र ये सूत्राणि सन्ति ते सर्वे सूत्राणि संहितायाम् इति अधिकारे आयाति अथवा अङ्गस्य अधिकारे आयाति अथवा प्रत्ययस्य अधिकारे आयाति न केवल तत्र ओवर्लेपिङ्ग् कस्य ओवर्लेपिङ्ग् सम्पूर्णप्रकरः तस्य सूत्रस्य अधिकारे आयाति अनुवृत्ति तत्र ओवर्लेपिङ्ग् अहं कथम् इच्छामि अनुवृत्तिः भवति सः भिन्नसूत्रात् भवति अधिकारसूत्रं भिन्नम् अधिकारसूत्रं भिन्नम् अस्ति अनुवृत्तिः अपि कर्मस्य कार्यं करोति या कर्मस्य कार्यं न करोति अनुवृत्ति जस्ट् लैक् यु टोल्ड् मी किमपि अनुवृत्ति कर्मस्य कार्यं करोति, एकमपि कार्यं करोति, द्वयमपि कार्यम् अप् टु 50 पर्यन्तम् अस्ति अनुवृत्ति, तु तत्र सर्वाणि सर्वाणि सूत्राणि कार अधिकार अस्ति. शृणोतु महोदय, शृणोतु महोदय, यः साधारण अनुवृत्तिः अस्ति सहत्र तत्र सर्वत्र न भवति, यथा पूर्वपरयोः, पूर्वपरयोः तत्र सन्धिसूत्रे तत्र यथा तत्र यः अकः सवर्णदीर्घः अस्ति, वयं जानीमः तत्र द्वयोः वर्णयोः किं भवति, मिलित्वा एकमेव आदेशः भवति, इत्युक्ते अयोग अ भवति, तत्र पूर्वपरयोः इति अक दीर्घ आदेशः भवति. परन्तु इको यनचि इति सूत्रे यथा इक् इकः अपगच्छति तस्य स्थाने अच् यन् इति आदेशः आयाति, परन्तु यस्य कारणेन तत्र कार्यं भवति, इत्युक्ते अचि परे कार्यं भवति, तत् अचि तथैव तिष्ठति न महोदय. सो तत्र पूर्वपरयोः इति पदस्य तत्र आवश्यकता एव नास्ति. सो वि हाव् टु सी पूर्वपरयोः इति यः पदस्य अनुवृत्तिः सः सर्वत्र न भवति न, बिकास् देट् इस् अ साधारण अनुवृत्तिः. यत्र यत्र पूर्वपरयोः इति पदस्य आवश्यकता तत्र एव पूर्वपरयोः इति पदस्य तत्र अनुवृत्तिः. परन्तु संहितायां यः अधिकारः अस्ति सः तु सर्वत्र भवति न, सर्वेषु सूत्रेषु तस्य अनुवृत्तिः भवति. परन्तु तथैव अचि इति सर्वदा अचि परे अस्ति चेदेव कार्यं तु न भवति न, तत्र यः वृद्धिराधेच् इति कथं भवति, एच् परे अस्ति चेदेव कार्यं, तत्र तु अचि परे कार्यं न भवति न. वृद्धिरेचि इति सूत्रे एच् परे एव कार्यं भवति न, वृद्धिकार्यं कदा भवति, एच् परे एव कार्यं भवति, तत्र तु अचि इति पदस्य अनुवृत्तिः आवश्यकं नास्ति. साधारण अनुवृत्तिः वयं तत्र पश्यामः अत्र कस्य कस्य पदस्य आवश्यकता, परन्तु अधिकारसूत्रस्य तु सर्वत्र सर्वेषु सूत्रेषु तस्य यः अनुवृत्तिः भवति. साधारण अनुवृत्ति तु तत्र पश्यामः करणीयं वा न करणीयं, परन्तु अधिकार आम् आवश्यकतानुसारेण एव करणीयम्. लेकिन् अधिकारसूत्रं तु लिखमस्ति तत्र पर्यन्तं कार्यं करोति, सर्वेषु सूत्रेषु भवति. कोऽपि अन्य प्रश्नः अस्ति वा? सम्यक् अवगतं महोदय. अस्तु, 47 इदानीं समयः अभवत्, इट् इस् टु लेट्. अत्र स्थगामः, शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिश्शान्तिश्शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः महोदय. धन्यवादः.